सुवर्गाय वै वै सुवर्गाय सुवर्गाय वा एष एष वै सुवर्गाय सुवर्गाय वा एषा सुवर्गाय सुवर्गाय एष एष वै वा एष लोकाय लोकाय एष वै वा एष लोकाय एष लोकाय लोकाय एष एष लोकाय चीयते चीयते लोकाय एष एष लोकाय चीयते लोकाय चीयते चीयते लोकाय लोकाय चीयते यद्यच्चीयते लोकाय लोकाय चीयते यद् श्रीयते यद्यच्चीयते चीयते यदग्निरग्निर्यच्चीयते चीयते यदग्निः यदग्निरग्निर्यद्यदग्निर्वज्रो वज्रोऽग्निर्यद्यदग्निर्वज्रः अग्निर्वज्रो वज्रोऽग्निरग्निर्वज्र एकादशिन्येकादशिनी वज्रोऽग्निरग्निर्वज्र एकादशिनी वज्र एकादशिन्येकादशिनी वज्रो वज्र एकादशिनी यद्यदेकादशिनी वज्रो वज्र एकादशिनी यत् एकादशिनी यद्यदेकादशिन्येकादशिनी यदग्नावग्नौ यदेकादशिन्येकादशिनी यदग्नौ यदग्नावग्नौ यद्यदग्नावेकादशिनीमेकादशिनीमग्नौ यद्यदग्नावेकादशिनीमग्नावेकादशिनीमग्नावग्नावेकादशिनीमिनुयान्मिनुयादेकादशिनीमग्नावग्नावेकादशिनीमिनुयाद्वज्रेण वज्रेण यद्धयेदर्थयेद्विपशोन्वशोन्स्वर्भिर्मिनुयान्मिनुयात्स्वर्भिस्वर्भिर्मिनुयान्मिनुयात्स्वर्भिः यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्यद्धयेद्यर्थयेद्विपशोन्वशोन्य व्यर्थयत्यर्थयति विव्यर्थयति विव्यर्थयति विव्यर्थयति विव्यर्थयत्यर्थयति वै वै व्यर्थयत्यर्थयति वै वै विविवा एष एष वै विविवा एषः एष एष वै वा एष इन्द्रियेणेन्द्रियेणैष वै वा एष इन्द्रियेण इन्द्रियेणेन्द्रियेणैष एष इन्द्रियेण वीर्येण वीर्येणेन्द्रियेणैष एष इन्द्रियेण वीर्येण इन्द्रियेण वीर्येण वीर्येणेन्द्रियेण इन्द्रियेण वीर्येण ध्यजदध्यते वीर्येणेन्द्रियेणेन्द्रियेण वीर्येणध्यते वीर्येणध्यतरुध्यते वीर्येण वीर्येणध्यते योजरुध्यते वीर्येण वीर्येणध्यते नः योऽर्थ्यतर्थ्यते योऽग्निमग्नीयार्थ्यतर्थ्यते योऽग्निम् योऽग्निमग्नीय योऽग्निम् चिन्वग्श्चिन्वन्नग्नीयो अग्निम् चिन्वन् अग्निम् चिन्वग्श्चिन्वन्नग्निमग्निम् चिन्वन्नधिक्रामत्यधिक्रामति चिन्वन्नग्निमग्निम् चिन्वन्नधिक्रामति चिन्वन्नधिक्रामत्यधिक्रामति चिन्वग्श्चिन्वन्नधिक्रामत्यैन्द्रियैन्द्रियाधिक्रामति चिन्वन्नधिक्रामत्यैन्द्रियाधिक्रामत्यधिक्रामत्यैन्द्रियच्छच्चैन्द्रियाधिक्रामत्यधिक्रामत्यैन्द्रियच्च्रामदेत्याधे क्रामदे इन्द्रियच्छच्चैन्द्रियेन्द्रियच्चाक्रमणमाक्रमणमृचेन्द्रियेन्द्रियच्चाक्रमणम् प्रतिष्ठकामिष्टकाम् प्रति प्रतिष्ठकामुपोपेष्टकाम् प्रति अग्निमग्नीयो अग्निञ्चनुते अग्निञ्चनुते चनुते अग्निमग्निञ्चनुते अग्निमग्निम् चिरुते अग्निमग्निम् चिरुते चिरुते अग्निमग्निम् चिनुते चिनुते अग्निम् चित्वा चित्वाग्निम् चिनुते चिनुते अग्निम् चित्वाग्निमग्निम् चित्वा तिसृधन्वम् तिसृधन्वम् चित्वाग्निमग्निम् चित्वा तिसृधन्वम् चित्वा तिसृधन्वम् तिसृधन्वम् चित्वा चित्वा तिसृधन्वमयाचितमयाचितम् तिसृधन्वम् चित्वा चित्वा तिसृधन्वमयाचितम् तिसृधन्वमयाचितमयाचितम् तिसृधन्वम् तिसृधन्वमयाचितम् ब्राह्मणाय ब्राह्मणायाचितम् तिसृधन्वम् तिसृधन्वमयाचितम् ब्राह्मणाय धन्वमिति तिसृ धन्वम् अयाचितम् ब्राह्मणाय ब्राह्मणायाचितमयाचितम् ब्राह्मणाय दद्यात् दद्यात् ब्राह्मणायाचितमयाचितम् ब्राह्मणाय दद्यात् ब्राह्मणाय दद्यात् दद्यात् ब्राह्मणाय ब्राह्मणाय दद्यात् ताभ्यस्ताभ्यो दद्यात् ब्राह्मणाय ब्राह्मणाय दद्यात् ताभ्यस्ताभ्यो दद्यात् दद्यात् ताभ्य एवैव ताभ्यो दद्यात् दद्यात् ताभ्य एव ताभ्य एवैव ताभ्यस्ताभ्य एव नमो नम एव ताभ्यस्ताभ्य एव नमः नमो नम एवैव नमस्करोति करोति नम एवैव नमस्करोति नमस्करोति करोति नमो नमस्करोत्यथो अथो करोति नमो नमस्करोत्यथो करोत्यथो अथो करोति करोत्यथो ताभ्यस्ताभ्योऽथो करोति करोत्यथो ताभ्या अथो ताभ्यस्ताभ्योऽथो अथो ताभ्य एवैव ताभ्योऽथो अथो ताभ्य एव अथो इत्यथो ताभ्य एवैव ताभ्यस्ताभ्य एवात्मानमात्मानमेव ताभ्यस्ताभ्य एवात्मानम् एवात्मानमात्मानमेवैवात्मानन्निरन्निरात्मानमेवैवात्मानन्निः आत्मानन्निरन्निरात्मानमात्मानन् निष्क्रीणीते क्रीणीते निरात्मानमात्मानन्निष्क्रीणीते निष्क्रीणीते क्रीणीते निर्निष्क्रीणीते यद्यत् क्रीणीते निर्निष्क्रीणीते यत् क्रीणीते यद्यत् क्रीणीते क्रीणीते यत्ते ते यत् क्रीणीते क्रीणीते यत्ते ते ते यद्यत्ते रुद्र रुद्र ते यद्यत्ते रुद्र रुद्र रुद्र ते रुद्र पुरः पुरो रुद्र ते रुद्र पुरः पुरः पुरो रुद्र रुद्र पुरो धनुर्धनुः पुरो रुद्र रुद्र पुरो धनुः पुरो धनुर्धनुः पुरः पुरो धनुस्तद्धनुः पुरः पुरो धनुस्तत् धनुस्तद्धनुर्धनस्तद्वातो वातस्तद्धनुर्धनस्तद्वातः तद्वातो वातस्तद्वातो अन्मनुवातस्तद्वातो अनु वातो अन्मनुवातो वातो अनुवातु वात्मनुवातो वातो अनुवातु अनुवातु वात्मन्मनुवातु ते ते वात्मन्मनुवातु ते ते ते वातु वातु ते तस्मै तस्मै ते वातु वातु ते तस्मै तस्मै तस्मै ते ते तस्मै ते ते तस्मै ते ते तस्मै ते तस्मै ते ते तस्मै तस्मै ते रुद्र रुद्र ते तस्मै तस्मै ते रुद्र रुद्र रुद्र ते ते रुद्र संवत्सरेण संवत्सरेण रुद्र ते ते रुद्र संवत्सरेण संवत्सरेण संवत्सरेण रुद्र रुद्र संवत्सरेण नमो नमः संवत्सरेण रुद्र संवत्सरेण नमः संवत्सरेण नमो नमः संवत्सरेण संवत्सरेण नमस्करोमि करोमि नमः संवत्सरेण संवत्सरेण नमस्करोमि संवत्सरेणेति सं नमस्करोमि करोमि नमो नमस्करोमि यद्यत् करोमि नमो नमस्करोमि यत् यद्यत् करोमि करोमि यत्ते ते यत् करोमि करोमि यत्ते यत्ते ते यद्यत्ते रुद्र रुद्र ते यद्यत्ते रुद्र रुद्र रुद्र ते ते रुद्र दक्षिणा दक्षिणा रुद्र ते ते रुद्र दक्षिणा रुद्र दक्षिणा दक्षिणा रुद्र रुद्र दक्षिणा धनुर्धनुर्दक्षिणा रुद्र रुद्र दक्षिणा धनुः दक्षिणा धनुर्धनुर्दक्षिणा दक्षिणा धनुस्तद्धनुर् दक्षिणा दक्षिणा धनस्तद् धनुस्तद्धनुर्धनस्तद्वातो वातस्तद्धनुर्धनुस्तद्वातः अन्वनुवातस्तद्वातो अनुवातो अन्वनुवातो वातो अनुवातु वात्मनुवातो वातो अनुवातो अनुवातु वात्मन्मनुवातु ते ते वात्मन्मनुवातु ते ते वातु वातु ते तस्मै तस्मै ते वातु वातु ते तस्मै ते तस्मै तस्मै ते ते तस्मै ते ते तस्मै ते ते तस्मै ते रुद्रते रुद्रपरिवत्सरेण परिवत्सरेण रुद्रते दे रुद्रपरिवत्सरेण परिवत्सरेण परिवत्सरेण रुद्ररुद्रपरिवत्सरेण नमो नमः परिवत्सरेण रुद्ररुद्रपरिवत्सरेण नमः परिवत्सरेण नमो नमः परिवत्सरेण परिवत्सरेण नमस्करोमि करोमि नमः परिवत्सरेण परिवत्सरेण नमस्करोमि परिवत्सरेणे परिवत्सरेण नमस्करोमि करोमि नमो नमस्करोमि यद्यत् करोमि नमो नमस्करोमि यत् करोमि यद्यत् करोमि करोमि यत्ते ते यत् करोमि करोमि यत्ते यत्ते ते यद्यत्ते रुद्र रुद्रते यद्यत्ते रुद्र रुद्र रुद्रते ते रुद्र पश्चात् पश्चात् रुद्रते ते रुद्र पश्चात् पश्चात् पश्चात् रुद्र रुद्र पश्चात् धनुर्धनुः पश्चात् रुद्र रुद्र पश्चात् धनुः पश्चात् धनुर्धनुः पश्चात् पश्चात् धनुस्तद्धनुः पश्चात् पश्चात् धनुस्तद् धनुस्तद्धनुर्धनुस्तद्वातो वातस्तद्धनुर्धनुस्तद्वातः द्वातो वातस्तद्वातो अन्वनुवातस्तद्वातो अनु वातो अन्वनुवातो वातो अनुवातु वात्मनुवातो वातो अनुवातु अनुवातु वात्मन्वनुवातु ते ते वात्मन्वनुवातु ते वातु ते ते वातु वातु ते तस्मै तस्मै ते वातु वातु ते तस्मै तस्मै तस्मै ते ते तस्मै ते ते तस्मै ते ते तस्मै ते तस्मै ते ते तस्मै तस्मै ते रुद्र रुद्र ते तस्मै तस्मै ते रुद्र रुद्र रुद्रते ते रुद्रे दावत्सरेणे दावत्सरेण रुद्रते ते रुद्रे दावत्सरेण रुद्रे दावत्सरेणे दावत्सरेण रुद्र रुद्रे दावत्सरेण नमो नमः दावत्सरेण रुद्र रुद्रे दावत्सरेण नमः दावत्सरेण नमो नमः दावत्सरेणे दावत्सरेण नमस्करोमि करोमि नमः दावत्सरेणे दावत्सरेण नमस्करोमि नमस्करोमि करोमि नमो नमस्करोमि यद्यत् करोमि नमो नमस्करोमि यत् करोमि यद्यत् करोमि करोमि यत्ते ते यत् करोमि करोमि यत्ते ते ते यद्यत्ते रुद्र रुद्र ते यद्यत्ते रुद्र रुद्र रुद्र ते ते रुद्रोत्तरादुत्तराद्रुद्रते ते रुद्रोत्तराद्रुद्ररुद्रोत्तराद् धनुर्धनुरुत्तराद्रुद्र रुद्रोत्तराद्धनुः धनुस्तद्धनुरुत्तराद्धनुस्तद्धनुरुत्तराद्धनुस्तद्धनुस्तद्वातो वातस्तद्धनुर्धनुस्तद्वातः वातो वातस्तद्धनुर्वातो अन्वनुवातस्तद्धनुर्वातो अनु वातो अन्वनुवातो वातो अनुवातु वात्मनुवातो वातो अनुवातु अनुवातु वात्मन्वनुवातु ते ते वात्मन्वनुवातु ते वातु ते ते वातु वातु ते तस्मै तस्मै ते वातु वातु ते तस्मै ते तस्मै तस्मै ते ते तस्मै ते ते तस्मै ते ते तस्मै ते ते तस्मै तस्मै ते रुद्र रुद्र ते तस्मै तस्मै ते रुद्र ते रुद्र रुद्र ते ते रुद्रे दुवत्सरेणे दुवत्सरेण रुद्र ते ते रुद्रे दुवत्सरेण रुद्रे दुवत्सरेणे दुवत्सरेण रुद्र रुद्रे दुवत्सरेण नमो नमः दुवत्सरेण रुद्र रुद्रे दुवत्सरेण नमः दुवत्सरेण नमो नमः दुवत्सरेणे दुवत्सरेण नमस्करोमि करोमि नमः दुवत्सरेणे दुवत्सरेण नमस्करोमि दुवत्सरेणे लीलो वत्सरेण नमस्करोमि करोमि नमो नमस्करोमि यद्यत् करोमि नमो नमस्करोमि यत् करोमि यद्यत् करोमि करोमि यत्ते ते यत् करोमि करोमि यत्ते ते ते यद्यत्ते रुद्र रुद्र ते यद्यत्ते रुद्र रुद्र रुद्र ते ते रुद्रोपर्युपरि रुद्र ते ते रुद्रोपरि रुद्रोपर्युपरि रुद्र रुद्रोपरि धनुर्धनुरुपरि रुद्र रुद्रोपरि धनुः परि धनुर्धनुरुपर्युपरि धनुस्तत्तद्धनुरुपर्युपरि धनुस्तद् धनुस्तत्तद्धनुर्धनुस्तद्वातो वातस्तद्धनुर्धनुस्तद्वातः द्वातो वातस्तद्वातो अन्वनुवातस्तद्वातो अनुवातो अन्वनुवातो वातो अनुवातु वात्मनुवातो वातो अनुवातु अनुवातु वात्मन्वनुवातु ते ते वात्मन्वनुवातु ते वातु ते ते वातु वातु ते तस्मै तस्मै ते वातु वातु ते तस्मै तस्मै तस्मै ते ते तस्मै ते ते तस्मै ते ते तस्मै ते तस्मै ते ते तस्मै तस्मै ते रुद्र रुद्र ते तस्मै तस्मै ते रुद्र रुद्र रुद्र ते ते रुद्र वत्सरेण वत्सरेण रुद्र ते ते रुद्र वत्सरेण रुद्रवत्सरेण वत्सरेण रुद्ररुद्रवत्सरेण नमो नमो वत्सरेण रुद्ररुद्रवत्सरेण नमः वत्सरेण नमो नमो वत्सरेण वत्सरेण नमस्करोमि करोमि नमो वत्सरेण वत्सरेण नमस्करोमि नमस्करोमि करोमि नमो नमस्करोमि रुद्रो रुद्रः करोमि नमो नमस्करोमि रुद्रः करोमि रुद्रो रुद्रः करोमि करोमि रुद्रो वै वै रुद्रः करोमि करोमि रुद्रो वै रुद्रो वै वै रुद्रो रुद्रो वा एष एष वै रुद्रो रुद्रो वा एषः एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यद्यदग्निस्ततोग्निर्यद्यदग्निः सः अग्निस्सोऽग्निरग्निः स यथा यथा सोऽग्निरग्निः स यथा यथा यथा स यथा अव्याघ्रो व्याघ्रो यथा स यथा अव्याघ्रः यथा अव्याघ्रो व्याघ्रो यथा यथा अव्याघ्रो क्रुद्धः क्रुद्धो व्याघ्रो यथा यथा अव्याघ्रः क्रुद्धः व्याघ्रः क्रुद्धः क्रुद्धो व्याघ्रो व्याघ्रः क्रुद्धस्तिष्ठति तिष्ठति क्रुद्धो व्याघ्रो व्याघ्रः क्रुद्धस्तिष्ठति क्रुद्धस्तिष्ठति तिष्ठति क्रुद्धः क्रुद्धस्तिष्ठत्येवमेवं तिष्ठति क्रुद्धः क्रुद्धस्तिष्ठत्येवम् तिष्ठत्येवमेवं तिष्ठति तिष्ठत्येवं वै वा एवं तिष्ठति तिष्ठत्येवं वै एवं वै वा एवमेवं वा एष एष वा एवमेवं वा एषः वा एष एष वै वा एष एतर्ह्येतर्ह्येष वै वा एष एतर्हि एष एतर्ह्येतर्ह्येष एष एतर्हि सञ्चितगो सञ्चितमेतर्ह्येष एष एतर्हि सञ्चितम् एतर्हि सञ्चितगो सञ्चितमेतर्ह्येतर्हि सञ्चितमेतैरेतैः सञ्चितमेतर्ह्येतर्हि सञ्चितमेतैः सञ्चितमेतैरेतैः सञ्चितगो सञ्चितमेतैरुपोपैतैः सञ्चितगो सञ्चितमेतैरुपा सञ्चितमिति संचितम् एतैरुपोपैतैरेतैरुपतिष्ठते तिष्ठत उपैतैरेतैरुपतिष्ठते उपतिष्ठते तिष्ठत उपोपतिष्ठते नमस्कारैर्नमस्कारैस्तिष्ठत उपोपतिष्ठते नमस्कारैष्ठते नमस्कारैर्नमस्कारैस्तिष्ठते तिष्ठते नमस्कारैरेवैव नमस्कारैस्तिष्ठते तिष्ठते नमस्कारैरेव नमस्कारैरेवैव नमस्कारैर्नमस्कारैरेवैनमेनमेव नमस्कारैर्नमस्कारैरेवैनम् नमस्कारैरिति नमः कारैः वैनमेनमेवैवैनगो शमयति शमयत्येनमेवैवैनगो शमयति येनगो शमयति शमयत्येनमेनगो शमयति ये ये शमयत्येनमेनगो शमयति ये शमयति ये ये शमयति शमयति ये अग्नयोऽग्नयो ये शमयति शमयति ये अग्नयः अग्नयोऽग्नयो ये ये अग्नयः पुरीष्याः पुरीष्या अग्नयो ये ये अग्नयः पुरीष्याः अग्नयः पुरीष्याः पुरीष्या अग्नयो अग्नयः पुरीष्याः प्रविष्टाः प्रविष्टाः पुरीष्या अग्नयोग्नयः पुरीष्याः प्रविष्टाः पुरीष्याः प्रविष्टाः प्रविष्टाः पुरीष्याः पुरीष्याः प्रविष्टाः पृथिवीम् पृथिवीम् प्रविष्टाः पुरीष्याः पुरीष्याः प्रविष्टाः पृथिवीम् प्रविष्टाः पृथिवीम् पृथिवीम् प्रविष्टाः प्रविष्टाः पृथिवीमन्मन पृथिवीम् प्रविष्टाः प्रविष्टाः पृथिवीमनो प्रविष्टा इति प्राविष्टाः पृथिवीमन्वनो पृथिवीम् पृथिवीमनो नित्यनो तेषाम् त्वम् त्वम् तेषाम् तेषाम् त्वमस्य चित्त्वम् तेषाम् तेषाम् त्वमसि त्वमस्य चित्त्वम् त्वमस्युत्तम उत्तमोऽसि त्वम् त्वमस्युत्तमः अस्युत्तम उत्तमोऽस्यस्युत्तमः प्रप्रोत्तमोऽस्यस्युत्तमः प्रोत्तमः प्रप्रोत्तम उत्तमः प्रणो न प्रोत्तम उत्तमः प्रण उत्तम इत्युतोत्तमः प्रणो नः प्रप्रणो जीवातवे जीवातवे नः प्रप्रणो जीवातवे जीवातवे जीवातवे नो नो जीवातवे शुभ शुभ जीवातवे नो नो जीवातवे शुभा जीवातवे शुभ शुभ जीवातवे जीवातवे शुभा सुवेति सुरा आपन् त्वा त्वापमापन् त्वाग्ने अग्ने त्वापमापन् त्वाग्ने त्वाग्ने अग्ने त्वाग्ने मनसा मनसाग्ने त्वा त्वाग्ने मनसा मनसाग्ने मनसापमापम् मनसाग्ने मनसापम् मनसापमापम् मनसा मनसापन्त्वा त्वापम् मनसा मनसापन्त्वापन्त्वा त्वापमापम् त्वाग्ने त्वापमापम् त्वाग्ने त्वाग्ने त्वाग्ने तपसा तपसाग्ने त्वाग्ने तपसा तपसा तपसाग्ने तपसापमापम् तपसाग्ने तपसापम् तपसापमापम् तपसा तपसापन्त्वा त्वापम् तपसा तपसापन्त्वापन्त्वा त्वापमापम् त्वाग्ने त्वापमापम् त्वाग्ने त्वाग्ने ज्ञे त्वा त्वाग्ने दीक्षया दीक्षया आग्ने त्वा त्वाग्ने दीक्षया दीक्षया दीक्षया अग्ने ज्ञे दीक्षयापमापम् दीक्षया अग्ने ज्ञे दीक्षयापम् दीक्षयापमापम् दीक्षया दीक्षयापम् त्वापम् दीक्षया दीक्षयापम् त्वापमापम् त्वाग्ने ज्ञे त्वापमापम् त्वाग्ने आग्ने ज्ञे त्वाग्न उपसद्भिरुपसद्भिरग्ने त्वाग्न उपसद्भिः उपसद्भिरुपसद्भिरग्ने उपसद्भिरापमापमुपसद्भिरग्ने उपसद्भिरापम् उपसद्भिरापमापमुपसद्भिरुपसद्भिरापम् त्वापमुपसद्भिरुपसद्भिरापम् त्वापसद्भिरित्युपसद्भिः आपम् त्वापमापम् त्वाग्ने ज्ञे त्वापमापम् त्वाग्ने त्वाग्ने ज्ञे त्वाग्ने शुच्यया शुच्यया अग्ने त्वाग्ने शुच्यया श्रुत्यजा श्रुत्यजा आग्नेग्ने श्रुत्यजापमापगुं श्रुत्यजा आग्नेग्ने श्रुत्यजापम् श्रुत्ययापमापगुं श्रुत्यया श्रुत्ययापम् त्वापगुं श्रुत्यया श्रुत्ययापम् त्वापम् त्वापमापन्वाग्नेग्ने त्वापमापन्वाग्ने त्वाग्नेग्ने त्वाग्ने दक्षिणाभिर्दक्षिणाभिरग्ने त्वाग्ने दक्षिणाभिग्ने दक्षिणाभिर्दक्षिणाभिरग्नेग्ने दक्षिणाभिरापमापम् दक्षिणाभिरग्ने दक्षिणाभिरापम् दक्षिणाभिरापमापम् दक्षिणाभिर्दक्षिणाभिरापम् त्वापम् त्वापमापम् त्वाग्ने ज्ञे त्वापमापम् त्वाग्ने आग्ने ज्ञे त्वाग्ने वभृथेन वभृथेनाग्ने त्वाग्ने वभृथेनाभृथेन आग्ने ज्ञे वभृथेनापमापमवभृथेन आग्ने ज्ञे वभृथेनापम्वभृथेन पमापमवभृथेनावभृथेनापम् त्वापमवभृथेनावभृथेनापम् त्वाभृथेनेत्यवभृथेनापम् त्वापमापम् त्वाग्ने ज्ञे त्वापमापम् त्वाग्ने आग्ने ज्ञे त्वाग्ने वशया वशया आग्ने त्वाग्ने वशया आग्ने वशया वशया आग्ने ज्ञे वशयापमापम् वशया आग्ने ज्ञे वशयापम् वशयापमापम् वशया वशयापम् त्वापम् वशया वशयापम् त्वापम् त्वापमापम् त्वाग्ने ज्ञे त्वापमापम् त्वाग्ने त्वाग्ने ज्ञे त्वाग्ने स्वगाकारेण स्वगाकारेण आग्ने त्वाग्ने स्वगाकारेण स्वगाकारेण स्वगाकारेण आग्ने ज्ञे स्वगाकारेण स्वगाकारेण आग्ने ज्ञे स्वगाकारेणेति स्वगाकारेणेति स्वगाकारेण स्वगाकारेणेत्याहाहेति स्वगाकारेण स्वगाकारेणेत्याहाकारेणेति स्वगाकारेण इत्याहाहेदित्याहैषैषा हेदित्याहैषा हैषैषाः हैषा वैवा एषाः हैषा वै एषा वैवा एषैषा वा अग्नेरग्नेर्वा एषैषा वा अग्ने अग्नेरग्नेर्वैवा अग्नेराप्तिराप्तिरग्नेर्वैवा अग्नेराप्तिः अग्नेराप्तिराप्तिरग्नेरग्नेराप्तिस्तयातयाप्तिरग्नेराप्तिस्तयैवैवतयाप्तिराप्तिस्तयैवैवतयातयैवैनमेनमेव तयातयैवैनम् आप्नोत्येनमेवैवैनमाप्नोतीत्याप्नोति गायत्रेण पुरस्तात् पुरस्तात् गायत्रेण गायत्रेण पुरस्तादुपोप पुरस्तात् गायत्रेण गायत्रेण पुरस्तादुपास्तादुपोप पुरस्तात् पुरस्तादुपतिष्ठते तिष्ठत उपपुरस्तात् पुरस्तादुपतिष्ठते तिष्ठते तिष्ठत उपोपतिष्ठते प्राणम् प्राणम् तिष्ठत उपोपतिष्ठते प्राणम् तिष्ठते प्राणम् प्राणम् तिष्ठते तिष्ठते प्राणमेवैव प्राणम् तिष्ठते तिष्ठते प्राणमेव प्राणमेवैव प्राणम् प्राणमेवास्मिन्नस्मिन्नेव प्राणम् प्राणमेवास्मिन्नोवास्मिन्नस्मिन्नेवैवास्मिन् दधाति दधात्यस्मिन्नेवैवास्मिन् दधाति अस्मिन् दधाति दधात्यस्मिन्नस्मिन् दधाति बृहद्रथम् दराभ्याम् बृहद्रथम् दराभ्याम् दधात्यस्मिन्नस्मिन् दधाति बृहद्रथम् दराभ्याम् दधाति बृहद्रथम् दराभ्याम् बृहद्रथम् दराभ्याम् दधाति दधाति बृहद्रथम् दराभ्याम् पक्षौ पक्षौ बृहद्रथम् दराभ्याम् दधाति दधाति बृहद्रथम् दराभ्याम् पक्षौ बृहद्रथम् दराभ्याम् पक्षौ पक्षौ बृहद्रथम् दराभ्याम् बृहद्रथम् दराभ्याम् पक्षावोज ओजः पक्षौ बृहद्रथम् दराभ्याम् बृहद्रथम् दराभ्या पक्षावोजः बृहद्रथम् दराभ्यामिति बृहत् रथम् दराभ्याम् पक्षावोज ओजः पक्षौ पक्षावोज एवैवौजः पक्षौ पक्षावोज एव ओज एवैवौज ओज एवास्मिन्नस्मिन्नेवौज ओज एवास्मिन्नो एवास्मिन्नस्मिन्नेवैवास्मिन् दधाति दधात्यस्मिन्नेवैवास्मिन् दधाति अस्मिन् दधाति दधात्यस्मिन्नस्मिन् दधातृतुस्थायज्ञायज्ञिजेन तुस्थायज्ञायज्ञिजेन दधात्यस्मिन्नस्मिन् दधातृतुस्थायज्ञायज्ञिजेन तुस्थायज्ञायज्ञिजेन तुस्थायज्ञायज्ञिजेन दधाति दधातृतुस्थायज्ञायज्ञिजेन पुच्छम् पुच्छम् तुस्थायज्ञायज्ञिजेन दधाति दधातृतुस्थायज्ञायज्ञिजेन पुच्छम् मृदुस्थायज्ञायज्ञिजेन पुच्छम् पुच्छ मृदुस्थायज्ञायज्ञिजेन अर्थस्थायज्ञायज्ञिजेन पुच्छ मृदुश्रुदुषु पुच्छ मृदुस्थायज्ञायज्ञिजेन अर्थस्थायज्ञायज्ञिजेन पुच्छ मृदुषु पुच्छ मृदुश्रुदुषु पुच्छम् पुच्छ मृदुष्वेवैवर्तुषु पुच्छम् पुच्छ मृदुष्वेव श्वेवैवर्तुश्रुदुष्वेव प्रति प्रत्येवर्तुश्रुदुष्वेव प्रति एव प्रति प्रत्येवैव प्रतिष्ठति तिष्ठति प्रत्येवैव प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठति पृष्ठैः पृष्ठैस्तिष्ठति प्रति प्रतिष्ठति पृष्ठैः पृष्ठैः पृष्ठैस्तिष्ठति तिष्ठति पृष्ठैरुपोपपृष्ठैस्तिष्ठति तिष्ठति पृष्ठैरुपोपपृष्ठैः पृष्ठैरुपतिष्ठते तिष्ठत उपपृष्ठैः पृष्ठैरुपतिष्ठते उपतिष्ठते तिष्ठत उपोपतिष्ठते तेजस्तेजस्तिष्ठत उपोपतिष्ठते तेजः तिष्ठते तेजस्तेजस्तिष्ठते तिष्ठते तेजो वै वै तेजस्तिष्ठते तिष्ठते तेजो वै तेजो वै वै तेजस्तेजो वै पृष्ठानि पृष्ठानि वै तेजस्तेजो वै पृष्ठानि वै पृष्ठानि पृष्ठानि वै वै पृष्ठानि तेजस्तेजः पृष्ठानि वै वै पृष्ठानि तेजः पृष्ठानि तेजस्तेजः पृष्ठानि पृष्ठानि तेज एवैव तेजः पृष्ठानि पृष्ठानि तेज एव तेज एवैव तेजस्तेज एवास्मिन्नस्मिन्नेव तेजस्तेज एवास्मिन्नो एवास्मिन्नस्मिन्नेवैवास्मिन् दधाति दधात्यस्मिन्नेवैवास्मिन् दधाति अस्मिन् दधाति दधात्यस्मिन्नस्मिन् दधाति प्रजापतिः प्रजापतिर्दधात्यस्मिन्नस्मिन् दधाति प्रजापतिः प्रजापतिः प्रजापतिर्दधाति दधाति प्रजापतिरग्निमग्निम् प्रजापतिर्दधाति दधाति प्रजापतिरग्निम् प्रजापतिरग्निमग्निम् प्रजापतिः प्रजापतिरग्निमसृजता सृजताग्निम् प्रजापतिः प्रजापतिरग्निमसृजता प्रजापतिरिति प्रजापतिः अग्निमसृजता सृजताग्निमग्निमसृजत ससो सृजताग्निमग्निमसृजत ससो सृजता सृजतसो अस्मादस्मात् सो अस्मात् सृष्टसृष्ट अस्मात् सतो अस्मात् सृष्टस्मात् सृष्टसृष्ट अस्मादस्मात् सृष्टः पराङ् पराङ् सृष्टोऽस्मादस्मात् सृष्टः पराङ् सृष्टः पराङ् पराङ् सृष्टसृष्टः पराङ्गै दैत्पराङ् सृष्टसृष्टः पराङ्गै पराङ्गै दैत्पराङ् पराङ्गै तन्तमैत्पराङ् पराङ्गै ऐत्तन्तमै दैत्तम् वारवन्ति येन वारवन्ति येन तमै दैत्तम् वारवन्ति येन वारवन्ति येन वारवन्ति येन तन्तम् वारवन्ति येना वारयता वारयत वारवन्ति येन तन्तम् वारवन्ति येना वारयता वारवन्ति येन वारयता वारयत वारवन्ति येन वारवन्ति वारयत तत्तद वारयत वारवन्ती येनावारयत तत् वारवन्ती येनेति वारवन्ती येन वारयत तत्तद वारयता वारयत तद्वारवन्ती यस्य वारवन्ती यस्य तद वारयता वारयत तद्वारवन्ती यस्य वारवन्ती यस्य वारवन्ती यस्य तत्तद्वारवन्ती यस्य वारवन्ती यत्त्वं वारवन्ती यत्त्वं वारवन्ती यस्य तत्तद्वारवन्ती यस्य वारवन्ती यत्त्वं वारवन्ती यस्य वारवन्ती यत्त्वं वारवन्ती यत्त्वं वारवन्ती यस्य वारवन्ती यस्य वारवन्ती यत्त्वगुष्येतेन श्येतेन वारवन्ती यत्त्वं वारवन्ती यस्य वारवन्ती यस्य वारवन्ती यत्त्वगुष्येतेन वारवन्ती यस्येति वारवन्ती यस्य वारवन्ती यत्त्वगुष्येतेन श्येतेन वारवन्ती यत्त्वं वारवन्ती यत्त्वगुष्येतेन श्येति श्येति श्येतेन वारवन्ती यत्त्वं वारवन्ती यत्त्वगुष्येतेन श्येति वारवन्ती यत्त्वमिति वारवन्ती यत्त्वं श्येतेन श्येति श्येति श्येतेन श्येतेन श्येति अकुरुताकुरुत श्येति श्येतेन श्येतेन श्येति अकुरुता श्येति अकुरुताकुरुत श्येति श्येति अकुरुत तत्तदकुरुत श्येति श्येति अकुरुत तत् अकुरुत तत्तदकुरुताकुरुत तच्छेदस्य श्येतस्य तदकुरुताकुरुत तच्छेदस्य श्येतस्य श्येतस्य तत्तच्छेदस्य श्येतत्वगुष्येतस्य तत्तच्छेदस्य श्येतत्वं श्येतस्य श्येतत्वगुष्येतत्वगुष्येतस्य श्येतस्य श्येतत्वं यद्यच्छेतत्वगुष्येतस्य श्येतस्य श्येतत्वं श्येतत्वं यद्यच्छेतत्वगुष्येतत्वं यद्वारवन्दीयेन वारवन्दीयेन च्छेतत्वगुष्येतत्वं यद्वारवन्दीयेन श्येतत्वमिति श्येतात्वं यद्वारवन्दीयेन वारवन्दीयेन यद्यद्वारवन्दीयेनोपतिष्ठत उपतिष्ठते वारवन्दीयेन यद्यद्वारवन्दीयेनोपतिष्ठते वारवन्दीयेनोपतिष्ठत उपतिष्ठते वारवन्दीयेन वारवन्दीयेनोपतिष्ठते वारयते वारयत उपतिष्ठते वारवन्दीयेन वारवन्दीयेनोपतिष्ठते वारयते वारवन्दीयेनेति वारवन्दीयेन उपतिष्ठते वारयते वारयत उपतिष्ठत उपतिष्ठते वारयत एवैव वारयत उपतिष्ठत उपतिष्ठते वारयत एव उपतिष्ठत इत्युपातिष्ठते वारयत एवैव वारयते वारयत एवैनमेनमेव वारयते वारयत एवैनम् एवैनमेनमेवैवैनग्रश्यैतेन श्येतेनैनमेवैवैनग्रश्यैतेन एनग्रश्यैतेन श्येतेनैनमेनग्रश्यैतेन श्येति श्येति श्येतेनैनमेनग्रश्यैतेन श्येति श्येतेन श्येति श्येति श्येतेन श्येतेन श्येति गुरुते गुरुते श्येति श्येतेन श्येतेन श्येति गुरुते श्येति गुरुते गुरुते श्येति श्येति गुरुते प्रजापतेर्हृदयेन प्रजापतेर्हृदयेन गुरुते श्येति श्येति गुरुते प्रजापतेर्हृदयेन कृते प्रजापतेर्हृदयेन प्रजापतेर्हृदयेन कुरुते कृते प्रजापतेर्हृदयेनापि पक्षमपि पक्षम् प्रजापतेर्हृदयेन कुरुते कृते प्रजापतेर्हृदयेनापि पक्षम् प्रजापतेर्हृदयेनापि पक्षमपि पक्षम् प्रजापतेर्हृदयेन प्रजापतेर्हृदयेनापि पक्षम् प्रतिप्रत्यपि पक्षम् प्रजापतेर्हृदयेन प्रजापतेर्हृदयेनापि पक्षम् प्रतिपक्षम् प्रतिप्रत्यपि पक्षमपि पक्षम् प्रत्युपोपप्रत्यपि पक्षमपि पक्षम् प्रत्युपादिपक्षमित्यपि पक्षम् प्रत्युपोपप्रतिप्रत्युपतिष्ठते तिष्ठत उपप्रतिप्रत्युपतिष्ठते तिष्ठते तिष्ठत उपोपतिष्ठते प्रेमाणम् प्रेमाणम् तिष्ठत उपोपतिष्ठते प्रेमाणम् तिष्ठते प्रेमाणम् प्रेमाणम् तिष्ठते तिष्ठते प्रेमाणमेवैव प्रेमाणम् तिष्ठते तिष्ठते प्रेमाणमेव प्रेमाणमेवैव प्रेमाणम् प्रेमाणमेवास्यैव प्रेमाणम् प्रेमाणमेवास्यैवास्यास्यैवीवास्य गच्छति गच्छत्यस्यैवीवास्य गच्छति अस्य गच्छति गच्छत्यस्यास्य गच्छति प्राच्या प्राच्या गच्छत्यस्यास्य गच्छति प्राच्या गच्छति प्राच्या प्राच्या गच्छति गच्छति प्राच्या त्वा त्वा प्राच्या गच्छति गच्छति प्राच्या त्वा प्राच्या त्वा त्वा प्राच्या प्राच्या त्वा दिशा दिशा त्वा प्राच्या प्राच्या पुच्छमुपोपपुच्छमग्नेरग्नेः पुच्छमुपा पुच्छमुपोपपुच्छम् पुच्छमुपदधामि दधामि दधाम्युपगुच्छम्बुच्छमुपदधामि उपदधामि आत्मानमित्यप आत्मानम् अग्निम् च नुते जनुते अग्निमग्निम् च नुते पात्मा पात्मा जनुते अग्निमग्निम् च नुते पात्मा श्रुते पात्मा पात्मा चिनुते श्रुते पात्मा मुष्मिन्नमुष्मिन्न पात्मा चिनुते चिनुते पात्मा मुष्मिन्न पात्मा मुष्मिन्नमुष्मिन्न पात्मा पात्मा मुष्मिन् लोके लोके मुष्मिन्न पात्मा पात्मा मुष्मिन् लोके अपात्मेत्यपात्मास्मिन् लोके लोके मुष्मिन्नमस्मिन् लोके भवति भवति लोके मुष्मिन्नमस्मिन् लोके भवति लोके भवति भवति लोके लोके भवति यो यो भवति लोके लोके भवति यः भवति यो यो भवति भवति यस्सात्मानगुंसात्मानयो भवति भवति यस्सात्मानं यस्सात्मानगुंसात्मानयो यस्सात्मानं चिनुते चिनुते सात्मानयो यस्सात्मानं चिनुते आत्मानं जनुते चिनुते सात्मानगुंसात्मानं जनुते सात्मासात्मानजनुते सात्मानगुंसात्मानं जनुते सात्मानमिति सा आत्मा जनते सात्मा सात्मा जनते जनते सात्मा मुष्मिन्नमुष्मिन् सात्मा जनते जनते सात्मा मुष्मिन् सात्मा मुष्मिन्नमुष्मिन् सात्मा सात्मा मुष्मिन् लोके लोके मुष्मिन् सात्मा मुष्मिन् लोके आत्मेति सा आत्मा मुष्मिन् लोके लोके मुष्मिन्नमुष्मिन् लोके भवति भवति लोके मुष्मिन्नमुष्मिन् लोके भवति लोके भवति भवति लोके लोके भवत्यात्मेष्टका आत्मेष्टका भवति लोके लोके भवत्यात्मेष्टकात्मेष्टका आत्मेष्टका भवति भवत्यात्मेष्टका उपोपा आत्मेष्टका भवति भवत्यात्मेष्टका उपा आत्मेष्टका उपोपा आत्मेष्टका आत्मेष्टका उपदधाति दधात्युपा आत्मेष्टका आत्मेष्टका उपदधाति आत्मेष्टकात्यात्मेष्टका उपदधाति दधात्युपोपदधात्येष एष दधात्युपोपदधात्येषः एष दधाति दधात्येष वै वा एष दधाति दधात्येष वै एष वै वा एष एष वा अग्नेरग्नेर्वा एष वा अग्ने अग्नेरग्नेर्वै वा अग्नेरात्मात्माग्नेर्वै वा अग्नेरात्मा अग्नेरात्माग्नेरग्नेरात्मा सात्मानगोसात्मानमात्माग्नेरग्नेरात्मा सात्मानम् आत्मा सात्मानगोसात्मानमात्मात्मा सात्मानमेवैव सात्मानमात्मात्मा सात्मानमेव आत्मानमेवैव सात्मानगोसात्मानमेवाग्निमग्निमेव सात्मानगोसात्मानमेवाग्निम् सात्मानमिति सा आत्मानम् ग्निमेवैवाग्निम् चनुते चनुते अग्निमेवैवाग्निम् चनुते चिनुते चिनुते अग्निमग्निम् चनुते सात्मा सात्मा चिनुते अग्निमग्निम् चनुते सात्मा चिनुते सात्मा सात्मा चिनुते चनुते सात्मा मुष्मिन्नमुष्मिन् सात्मा चिनुते चनुते सात्मा मुष्मिन्नो सात्मा मुष्मिन्नमुष्मिन् सात्मा सात्मा मुष्मिन् लोके लोके मुष्मिन् सात्मा सात्मा मुष्मिन् लोके सात्मेति सा मुष्मिन् लोके लोके मुष्मिन्नमुष्मिन् लोके भवति भवति लोके मुष्मिन्नमुष्मिन् लोके भवति लोके भवति भवति लोके लोके भवति यो यो भवति लोके लोके भवति यः भवति यो यो भवति भवति य एवमेव यो भवति भवति य एवम् य एवमेव यो य एवम् वेद वेदैवं यो य एवम् वेद एवम् वेद वेदैवमेवम् वेद वेदेति वेद उदध उदधेग्नेग्न उदधे यायो दधेग्नेग्न उदधेया उदधेयायो दध उदधे जाते तेजो दध उदधे जाते इत्युदधे जाते तेजा जात इषुरिषुस्तेजा जात इषुः इषुरिषुस्ते दैषुर्युवा युवेषुस्ते दैषुर्युवा युवा युवेषुरिषुर्युवा नाम नाम युवेषुरिषुर्युवा नाम युवा नाम नाम युवा युवा नाम तया तया नाम युवा युवा नाम तया नाम तया तया नाम नाम तया नो नस्तया नाम नाम तया नः या नो नस्तया तया नो मृड मृड नस्तया तया नो मृड नो मृड मृड नो नो मृडदस्यास्तस्या मृड नो नो मृडदस्यास्तस्या मृड मृडदस्यास्ते ते तस्या मृड मृडदस्यास्ते नमस्ते ते तस्यास्तस्यास्ते नमो नमस्ते तस्यास्तस्यास्ते नमः ते नमो नमस्ते ते नमस्तस्यास्तस्या नमस्ते ते नमस्तस्यास्तस्या नमो नमस्तस्यास्ते ते तस्या नमो नमस्तस्यास्ते स्यास्ते ते तस्यास्तस्यास्त उपोपते तस्यास्तस्यास्त उपोपते त उपजीवन्तो जीवन्त उपते त उपजीवन्तः उपजीवन्तो जीवन्त उपोपजीवन्तो भूयास्म भूयास्म जीवन्त उपोपजीवन्तो भूयास्म जीवन्तो भूयास्म भूयास्म जीवन्तो जीवन्तो भूयास्माग्ने भूयास्म जीवन्तो जीवन्तो भूयास्माग्ने भूयास्माग्नेऽग्ने भूयास्म भूयास्माग्ने दुध्र दुध्राग्ने भूयास्म भूयास्माग्ने दुध्र अग्ने दुध्र दुध्राग्ने ग्ने दुध्रगह्य गह्य दुध्राग्नेऽग्ने दुध्रगह्य गह्य दुध्र दुध्रगह्य किगुंशिल किगुंशिल गह्य दुध्र दुध्रगह्य किगुंशिल किगुंशिल किगुंशिल गह्य गह्य किगुंशिल वन्य वन्य किगुंशिल गह्य गह्य किगुंशिल वन्य किगुंशिल वन्य वन्य किगुंशिल किगुंशिल वन्य वन्यजाते ते यामन्यवन्यजाते याते ते नमो नमस्ते नमो नमस्ते ते नमस्तस्यास्तस्य नमस्तस्यास्तस्य नमो नमस्तस्यास्ते ते तस्या नमो नमस्तस्यास्ते स्यास्ते ते तस्यास्तस्यास्त उपोपते तस्यास्तस्यास्त उपोपते त उपजीवन्तो जीवन्त उपते त उपजीवन्तः जीवन्तो जीवन्त उपोपजीवन्तो भूयास्म भूयास्म जीवन्त उपोपजीवन्तो भूयास्म जीवन्तो भूयास्म भूयास्म जीवन्तो जीवन्तो भूयास्म पञ्च पञ्च भूयास्म जीवन्तो जीवन्तो भूयास्म पञ्च भूयास्म पञ्च पञ्च भूयास्म भूयास्म पञ्च वै वै पञ्च भूयास्म भूयास्म पञ्च वै पञ्च वै वै पञ्च पञ्च वा एत एते वै पञ्च पञ्च वा एते एत एते वै वा एते एग्नयोग्नय एते वै वा एते एग्नयः एते एग्नयोग्नय एत एते एग्नयोयत्यदग्नय एत एते एग्नयोयते अग्नयोयद्यदग्नयोग्नयोयच्छितयश्चितयोजदग्नयोग्नयोयच्छितयः यच्छितयश्चितयो यद्यक्षितय उदधिरुदधिश्चितयो यद्यक्षितयुदधिरुदधिश्चितयश्चितयुदधिरेवैवोदधिश्चितयश्चितयुदधिरेवैवोदधिरुदधिरेव नाम नामैवोदधिरुदधिरेव नाम उदधिरित्युदधिः एव नाम नामैवैव नाम प्रथमः प्रथमो नामैवैव नाम प्रथमः नाम प्रथमः प्रथमो नाम नाम प्रथमो दुध्रो दुध्रः प्रथमो नाम नाम प्रथमो दुध्रः दुध्रो दुध्रः प्रथमः प्रथमो दुध्रो द्वितीयो द्वितीयो दुध्रः प्रथमः प्रथमो दुध्रो द्वितीयः दुध्रो द्वितीयो द्वितीयो दुध्रो दुध्रो द्वितीयो गह्यो गह्यो द्वितीयो दुध्रो दुध्रो द्वितीयो गह्यः द्वितीयो गह्यो गह्यो द्वितीयो द्वितीयो गह्यस् तृतीयस् तृतीयो गह्यो द्वितीयो द्वितीयो गह्यस् तृतीयः गह्यस् तृतीयस् तृतीयो गह्यो गह्यस् तृतीयः किगोशलक्यगोशलस्तृतीयो गह्यो गह्यस् तृतीयः किगोशल तृतीयः किगोशलः किगोशलस्तृतीयस्तृतीयः किगोशलश्चतुर्थश्च तुर्थः किगोशलस्तृतीयस्तृतीयः किगोशलश्चतुर्थः किगोशलश्चतुर्थश्च तुर्थः किगोशलः किगोशलश्चतुर्थो वन्यो वन्यश्चतुर्थः किगोशलः किगोशलश्चतुर्थो वन्या चतुर्थो वन्यो वन्यश्चतुर्थश्चतुर्थो वन्यः पञ्चमः पञ्चमो वन्यश्चतुर्थश्चतुर्थो वन्यः पञ्च पञ्चमः अन्यः पञ्चमः पञ्चमो मन्यो मन्यः पञ्चमस्तेभ्यस्तेभ्यः पञ्चमो मन्यो मन्यः पञ्चमस्तेभ्यः पञ्चमस्तेभ्यस्तेभ्यः पञ्चमः पञ्चमस्तेभ्यो यद्यत्तेभ्यः पञ्चमः पञ्चमस्तेभ्यो यत्तेभ्यो यद्यत्तेभ्यस्तेभ्यो यदाहुतीराहुतीर्यत्तेभ्यस्तेभ्यो विश्वान्यरिष्टा विश्वान्यङ्गान्यङ्गानि विश्वान्यरिष्टारि विश्वान्यङ्गानि विश्वान्यङ्गान्यङ्गानि विश्वानि विश्वान्यङ्गानि तनोस्तनोरङ्गानि विश्वान्यङ्गानि तनोरङ्गानि तनोस्तनोरङ्गान्यङ्गानि तनोस्तनुवा तनुवा तनोरङ्गान्यङ्गानि तनोस्तनुवा तनोस्तनुवा तनुवा तनोस्तनोस्तनुवा मे मे तनुवा तनोस्तनोस्तनुवा मे तनुवा मे मे तनुवा तनुवा मे सह सह मे तनुवा तनुवा मे सह सह सह मे मे सह नमो नमः सह मे सह नमः सह नमो नमः सह सह नमस्ते ते नमः सह सह नमस्ते नमस्ते ते नमो नमस्ते अस्त्वस्तु ते नमो नमस्ते अस्तु ते अस्त्वस्तु ते ते अस्तु मा मास्तु ते ते अस्तु मास्तु मा मास्त्वस्तु मा मास्तु अस्तु मा मा मा मा मा मा हिगुंसीर् हिगुंसीर् मा मा मा मा हिगुंसीर् हिगुंसीर् हिगुंसीर् मा मा हिगुंसीर् पाप हिगुंसीर् मा मा हिगुंसीर् पाप हिगुंसीर् पाप हिगुंसीर् हिगुंसीर् पवैव अप हिगुंसीर् हिगुंसीर् पवै अपवैव एतस्मादेतस्माद्वैव एतस्मात् प्राणाः प्राण एतस्माद्वैव एतस्मात् प्राणाः प्राणाः प्राण एतस्मादेतस्मात् प्राणाः क्रामन्ति क्रामन्ति प्राण एतस्मादेतस्मात् प्राणाः क्रामन्ति प्राणाः क्रामन्ति क्रामन्ति प्राणाः प्राणाः क्रामन्ति यो यः क्रामन्ति प्राणाः प्राणाः क्रामन्ति यः प्राणा इति प्राणा क्रामन्ति यो यः क्रामन्ति क्रामन्ति यो अग्निमग्नि यः क्रामन्ति क्रामन्ति यो अग्नि अग्निमग्नि यो यो अग्निञ्चिन्वग्श्चिन्वन्नग्नि यो यो अग्निञ्चिन्वन् अग्निञ्चिन्वग्श्चिन्वन्नग्निमग्निम् चिन्वन्नधिक्रामत्यधिक्रामति चिन्वन्नग्निमग्निम् चिन्वन्नधिक्रामति चिन्वन्नधिक्रामत्यधिक्रामति जन्वग्श्चिन्वन्नधिक्रामति वाग्वागधिक्रामति जन्वग्श्चिन्वन्नधिक्रामति वाधिक्रामति वाग्वागधिक्रामत्यधिक्रामति वाङ्मे मे वागधिक्रामत्यधिक्रामति वाङ्मे अधिक्रामतीत्यधिक्रामति वाङ्मे मे वाग्वाङ्म आसन्नासन् मे वाग्वाङ्म आसन् आसन्नासन् मेम आसन्नसोर्नसोरासन् मेम आसन्नसोरासन्नसोर्नसोरासन्नासन्नसोः प्राणः नसोः प्राण प्राणो नसोर्नसोः प्राण इति प्राणो नसोर्नसोः प्राण इति प्राण इति प्राणः प्राण इत्याह हेति प्राणः प्राण इत्याह प्राण इति प्राणः इत्याह हेदीत्याह प्राणान् प्राणनाहेदीत्याह प्राणान् प्राणान् प्राणनः प्राणानेवैव प्राणनः प्राणानेव प्राणानेवैव प्राणान् प्राणानेवात्मन्नात्मन्नेव प्राणान् प्राणानेवात्मन् प्राणानिति प्राणानेवात्मन्नात्मन्नेवैवात्मन् धत्ते धत्त आत्मन्नेवैवात्मन् धत्ते आत्मन्धत्ते धत्त आत्मन्नात्मन् धत्ते यो यो धत्त आत्मन्नात्मन् धत्ते धत्ते यो यो धत्ते धत्ते यो रुद्रो रुद्रो यो धत्ते धत्ते यो रुद्रः रुद्रो रुद्रो यो यो रुद्रो अग्नावग्नौ रुद्रो यो यो रुद्रो अग्नौ रुद्रो अग्नावग्नौ रुद्रो रुद्रो अग्नौ यो यो अग्नौ रुद्रो रुद्रो अग्नौ यः अग्नौ यो यो अग्नावग्नौ यो अप्सप्सु यो अग्नावग्नौ यो अप्सु यो अप्सप्सु यो यो अप्सु यो यो अप्सु यो यो अप्सु यः अप्सु यो यो अप्सप्सु य औषधेष्वौषधेषु यो अप्सप्सु य औषधेषु औषधेष्वौषधेषु यो य औषधेषु यो रुद्रो रुद्रो य औषधेष्वौषधेषु यो रुद्रः रुद्रो रुद्रो यो यो रुद्रो विश्वा विश्वा रुद्रो यो यो रुद्रो विश्वा रुद्रो विश्वा विश्वा रुद्रो रुद्रो विश्वा भुवन भुवन विश्वा रुद्रो रुद्रो विश्वा भुवन विश्वा भुवन भुवन विश्वा विश्वा भुवन विवेश विवेश भुवन विश्वा विश्वा भुवन विवेश भुवना विवेश विवेश भुवना भुवना विवेश तस्मै तस्मा आविवेश भुवना भुवना विवेश तस्मै आविवेश तस्मै तस्मा आविवेश विवेश तस्मै रुद्राय रुद्राय तस्मा आविवेश विवेश तस्मै रुद्राय आविवेशेत् रुद्रा विवेश तस्मै रुद्राय रुद्राय तस्मै तस्मै रुद्राय नमो नमो रुद्राय तस्मै तस्मै रुद्राय नमः रुद्राय नमो नमो रुद्राय रुद्राय नमो अस्त्वस्तु नमो रुद्राय रुद्राय नमो अस्तु नमो अस्त्वस्तु नमो नमो अस्त्वाहुतिभागा आहुतिभागा अस्तु नमो नमो अस्त्वाहुतिभागा अस्त्वाहुतिभागा आहुतिभागा अस्त्वस्त्वाहुतिभागा वै वा आहुतिभागा वै वा आहुतिभागा आहुतिभागा वा अन्ये अन्ये वा आहुतिभागा आहुतिभागा वा अन्ये आहुतिभागा इत्याहुति भागाः अन्ये अन्ये वै वा अन्ये रुद्रा रुद्रा अन्ये वै वा अन्ये रुद्रा अन्ये रुद्रा रुद्रा अन्ये अन्ये रुद्रा हविर्भागा हविर्भागा रुद्रा अन्ये अन्ये रुद्रा हविर्भागा हविर्भागा हविर्भागा रुद्रा रुद्रा हविर्भागा अन्ये अन्ये हविर्भागा रुद्रा रुद्रा हविर्भागा अन्ये हविर्भागा अन्ये अन्ये हविर्भागा हविर्भागा अन्ये शतरुद्रीयको शतरुद्रीयमन्ये हविर्भागा हविर्भागा अन्ये शतरुद्रीयम् हविर्भागा इति हविः अन्येषतरुद्रीयको शतरुद्रीयमन्ये अन्येषतरुद्रीयको हत्वा हत्वा शतरुद्रीयमन्ये अन्येषतरुद्रीयको हत्वा रुद्रीयको हत्वा हत्वा शतरुद्रीयको शतरुद्रीयको हत्वा गावेधकं गावेधकको हत्वा शतरुद्रीयको शतरुद्रीयको हत्वा गावेधकं शतरुद्रीयमिति शता रुद्रीयम् हत्वा गावेधकं गावेधकको हत्वा हत्वा गावेधकं चरं चरं गावेधकको हत्वा हत्वा गावेधुकं चरुं चरुं गावेधुकं गावेधुकं चरु मेते नैतेन चरुं गावेधुकं गावेधुकं चरु मेतेन मेते नैतेन चरुं चरु मेतेन यजुषा यजुषैतेन चरुं चरु मेतेन यजुषा एतेन यजुषा यजुषैतेन हैतेन यजुषा शर्माया अञ्चरमाया यजुषैतेन हैतेन यजुषा शर्माया ष्टकायामिष्टकायान्निदध्यात् भागधेयेन भागधेयेन दध्यान्नि निदध्यात् भागधेयेन भागधेयेनैवैव भागधेयेन भागधेयेनैवैनमेनमेव भागधेयेन भागधेयेनैवैनम् भागधेयेनेति भागधेयेन एवैनमेनमेवैवैन गो शमयति शमयत्येनमेवैवैन गो शमयति गो शमयति शमयत्येनमेन गो शमयति तस्य तस्य शमयत्येनमेन गो शमयति तस्य शमयति तस्य तस्य शमयति शमयति तस्य तु तस्य शमयति शमयति तस्य तु तस्य तु तस्य तस्य त्वयि वै तु तस्य तस्य त्वयि वै वै तु त्वयि शतरुद्रीयगो शतरुद्रीयं वै तु त्वयि शतरुद्रीयम् शतरुद्रीयगो शतरुद्रीयं वै वै शतरुद्रीयगो हृतगो हृतगो शतरुद्रीयं वै वै शतरुद्रीयगो हृतं शतरुद्रीयगो हृतगो हृतगो शतरुद्रीयगो शतरुद्रीयगो हृतमिति हृतगो शतरुद्रीयगो शतरुद्रीयगो हृतमिति शतरुद्रीयमिति शता रुद्रीयम् हुतमिदीति हुतगो हुतमित्याहुराहुरिति हुतगो हुतमित्याहुः याहुराहुरीत्याहुर्यस्य यस्याहुरीत्याहुर्यस्य याहुर्यस्यैतदेतद्यस्याहुराहुर्यस्यैतदेतद्यस्यैतदग्ना भग्ना वेतद्यस्यैतदग्नौ क्रियते क्रियते अग्ना वेतदेतदग्नौ क्रियते अग्नौ क्रियते क्रियते अग्नावग्नौ क्रियत इति क्रियत इति वसवो वसव इति क्रियते क्रियत इति वसवः वसवस्त्वा वसवो वसवस्त्वा रुद्रै रुद्रैस्त्वा वसवो वसवस्त्वा रुद्रै रुद्रै रुद्रैस्त्वा आत्वा रुद्रैः पुरस्तात् पुरस्तात् रुद्रैस्त्वा आत्वा रुद्रैः पुरस्तात् रुद्रैः पुरस्तात् पुरस्तात् रुद्रैरुद्रैः पुरस्तात् पान्तु पान्तु पुरस्तात् रुद्रैरुद्रैः पुरस्तात् पान्तु पुरस्तात् पान्तु पान्तु पुरस्तात् पुरस्तात् पान्तु पितरः पान्तु पुरस्तात् पुरस्तात् पान्तु पितरः पान्तु पितरः पान्तु पान्तु पितरस्त्वात्वा पितरः पान्तु पान्तु पितरस्त्वा पितरस्त्वात्त्वा पितरः पितरस्त्वा यमराजानो यमराजानस्त्वा पितरः पितरस्त्वा यमराजानः यमराजानो यमराजानस्त्वात्त्वा यमराजानः पितृभिः पितृभिर्यमराजानस्त्वात्त्वा यमराजानः पितृभिः यमराजानः पितृभिः पितृभिर्यमराजानो यमराजानः पितृभिर्दक्षिणतो दक्षिणतः पितृभिर्यमराजानो यमराजानः पितृभिर्दक्षिणतः यमराजान इति यमा राजानः पितृभिर्दक्षिणतो दक्षिणतः पितृभिः पितृभिर्दक्षिणतः पान्तु पान्तु दक्षिणतः पितृभिः पितृभिर्दक्षिणतः पान्तु दक्षिणतः पितृभिः दक्षिणतः पान्तु पान्तु दक्षिणतो दक्षिणतः पान्त्वादित्या आदित्या पान्तु दक्षिणतो दक्षिणतः पान्त्वादित्या पान्त्वादित्या आदित्या पान्तु पान्त्वादित्यास्त्वादित्या पान्तु पान्त्वादित्यास्त्वादित्यास्त्वादित्यास्त्वा विश्वैर्देवैर्देवैर्विश्वैस्त्वात्त्वा विश्वैर्देवैः पश्चात्पान्तु पश्चात्पान्तु पान्तु पश्चात् पश्चात्पान्तद्युतानोद्युतानः पान्तु पश्चात् पश्चात्पान्तद्युतानान्तद्युतानोद्युतानः पान्तु पान्तद्युतानस्त्वात्वाद्युतानः पान्तु पान्तद्युतानस्त्वात्वाद्युतानोद्युतानस्त्वा मारुतो मारुतस्त्वाद्युतानोद्युतानस्त्वा मारुतः वा मारुतो मारुतस्त्वा आत्मा मारुतो मरुद्भिर्मरुद्धर्मारुतस्त्वा आत्मा मारुतो मरुद्भिः मारुतो मरुद्भिर्मरुद्धर्मारुतो मारुतो मरुद्भिरुत्तरद उत्तरतो मरुद्भिर्मारुतो मारुतो मरुद्भिरुत्तरद उत्तरतो मरुद्भिर्मरुद्भिरुत्तरतः पादु पादु उत्तरतो मरुद्भिर्मरुद्भिरुत्तरतः पादु मरुद्भिरिति मरुतो उत्तरतः पादु पादु उत्तरत उत्तरतः पादु देवा देवाः पादु उत्तरत उत्तरतः पादु देवाः पादु देवा देवाः पादु पादु देवास्त्वात्वा देवाः पादु पादु देवास्त्वात्वा देवा देवास्त्वेन्द्रज्येष्ठा इन्द्रज्येष्ठास्त्वा देवा देवास्त्वेन्द्रज्येष्ठा इन्द्रज्येष्ठा इन्द्रज्येष्ठास्त्वा त्वेन्द्रज्येष्ठा वरुणराजानो वरुणराजान इन्द्रज्येष्ठास्त्वात्तेन्द्रज्येष्ठा वरुणराजानः इन्द्रज्येष्ठा वरुणराजानो वरुणराजान इन्द्रज्येष्ठा इन्द्रज्येष्ठा वरुणराजानो धस्तादधस्तात्वरुणराजान इन्द्रज्येष्ठा इन्द्रज्येष्ठा वरुणराजानो धस्तात् इन्द्रज्येष्ठा इति इन्द्रज्येष्ठाः वरुणराजानो धस्तादधस्तात्वरुणराजानो वरुणराजानो धस्ताच्चाधस्तात्वरुणराजानो वरुणराजानो धस्ताच्च वरुणराजान इति वरुण राजानः धस्ताच्च चाधस्तादधस्ताच्चोपरिष्टादुपरिष्टाच्चाधस्तादधस्ताच्चोपरिष्टा चोपरिष्टादुपरिष्टाच्च चोपरिष्टाच्च चोपरिष्टाच्च चोपरिष्टाच्च उपरिष्टाच्च चोपरिष्टादुपरिष्टाच्च पान्तु पान्तु चोपरिष्टादुपरिष्टाच्च पान्तु च पान्तु पान्तु च पान्तु न पान्तु च पान्तु न पान्तु न पान्तु पान्तु न वै वै न पान्तु पान्तु न वै वै वै न वा एते नैते न वै न वा एतेन एते नैते न वै वा एतेन पोतः पोत एतेन वै वा एतेन पोतः एतेन पोतः पोत एते नैतेन पूतो न पूत एते नैतेन पूतो न पूतो न पोतः पूतो न मेध्य मेध्यो मेध्यो न पोतः मेध्यो न मेध्यो न मेध्यो न प्रोक्षित प्रोक्षितो न प्रोक्षितो यद्यत् प्रोक्षितो न प्रोक्षितो यदे प्रोक्षितो यद्यत् प्रोक्षित प्रोक्षितो यदेन मे नयत् प्रोक्षित प्रोक्षितो यदेन प्रोक्षित इति प्र उक्षितः येन मे नयद्यते नमतोत एनयद्यते नमतः नमतोत एन मे नमतः प्राचीनम् प्राचीनमत एन मे नमतः प्राचीनम् प्राचीनम् प्राचीनमतोत प्राचीनम् प्रोक्षति प्रोक्षति प्राचीनमतोत प्राचीनम् प्रोक्षति प्राचीनम् प्रोक्षति प्रोक्षति प्राचीनम् प्राचीनम् प्रोक्षति यद्यत् प्रोक्षति प्राचीनम् प्राचीनम् प्रोक्षति यत् प्रोक्षति यद्यत् प्रोक्षति प्रोक्षति यत् सञ्चित गो सञ्चित यत् प्रोक्षति प्रोक्षति यत् सञ्चितम् प्रोक्षति इति प्र उक्षति सञ्चित गो सञ्चितम् यद्यत् सञ्चितमाज्येन सञ्चितम् यद्यत् सञ्चितमाज्येन सञ्चितमाज्येनाज्येन सञ्चित गो सञ्चितमाज्येन प्रोक्षति प्रोक्षत्याज्येन सञ्चित गो सञ्चितमाज्येन प्रोक्षति सञ्चितमिति सञ्चितम् आज्येन प्रोक्षति प्रोक्षत्याज्येनाज्येन प्रोक्षति तेन तेन प्रोक्षत्याज्येनाज्येन प्रोक्षति तेन प्रोक्षति तेन तेन प्रोक्षति प्रोक्षति तेन पूतः पूतस्तेन प्रोक्षति प्रोक्षति तेन पूतः तेन पूतरिति प्रा उक्षति तेन पूतः पूतस्तेन तेन पूतस्तेन तेन पूतस्तेन तेन पूतस्तेन पूतस्तेन तेन पूतः पूतस्तेन मेध्यो मेध्यस्तेन पूतः पूतस्तेन मेध्यः तेन मेध्यो मे ध्यस्तेन तेन मेध्यस्तेन तेन मेध्यस्तेन तेन मेध्यस्तेन मेध्यस्तेन तेन मेध्यो मेध्यस्तेन प्रोक्षितः प्रोक्षितस्तेन मेध्यो मेध्यस्तेन प्रोक्षितः तेन प्रोक्षितः प्रोक्षितस्तेन तेन प्रोक्षितः प्रोक्षित इति प्र उक्षितः समीचीनाम नाम समीची समीचीनामास्यति नाम समीची समीचीनामासि नामास्यति नाम नामासि प्राची प्राच्यसि नाम नामासि प्राची प्राची प्राच्यस्य प्राची दिक् प्राची दिक् प्राची दिक् प्राची प्राची दिक् तस्यास्तस्यास्तस्यास्ते देतस्यास्तस्यास्ते अग्निरग्निस्ते तस्यास्तस्यास्ते अग्निरधिपतिरधिपतिरग्निस्ते रसितोऽधिपतिरग्निरग्निरधिपतिरसितः अधिपतिरित्यधिपतिः असितो रक्षिता रक्षितासितोऽसितो रक्षिता यो यो रक्षितासितोऽसितो रक्षिताय रक्षिता यो यो रक्षिता रक्षितायश्च जयो रक्षिता रक्षितायश्च जयोश्चाधिपतिरधिपतिश्च योयश्चाधिपतिः ्याधिपतिरित्यधिपतिः जयोश्च गोप्ता गोप्ता जयोश्च गोप्ता च गोप्ता गोप्ता च गोप्ता ताभ्यान्ताभ्यान् गोप्ता च गोप्ता ताभ्यां गोप्ता ताभ्यान्ताभ्यान् गोप्ता गोप्ता ताभ्यान् नमो नमस्ताभ्यां गोप्ता गोप्ता ताभ्यान् नमः ताभ्यान् नमो नमस्ताभ्यान्ता भ्यान् नमस्तौ तौ नमस्ताभ्यान्ताभ्यान् नमस्तौ नमस्तौ तौ नमो नमस्तौ नो नस्तौ नमो नमस्तौ नः तौ नो नस्तौ तौ नो मृडयतां मृडयतान् नस्तौ तौ नो मृडयतां मृडयतां मृडयतान् नो नो मृडयतां ते ते मृडयतां नो नो मृडयतां ते मृडयतां ते ते मृडयतां मृडयतां ते यं यं ते मृडयतां मृडयतां ते यं ते यं यं ते ते यं द्विष्मो द्विष्मो यं ते ते यं द्विष्मः यं द्विष्मो द्विष्मो यं यन् विष्मो यो यो द्विष्मो यं यन् विष्मो यः विष्मो यो यो द्विष्मो द्विष्मो यश्च दयो द्विष्मो द्विष्मो यश्च यश्च दयो यश्च नो नश्च यो यश्च नः नश्च जनोद्वेष्टि द्वेष्टि नश्च जनोद्वेष्टि नो द्वेष्टि द्वेष्टि नो नो द्वेष्टि तं तं द्वेष्टि नो नो द्वेष्टि तं द्वेष्टि तं तं द्वेष्टि द्वेष्टि तं वां वां तं द्वेष्टि द्वेष्टि तं वां वाम् वान्तन्तम् वाञ्जम् भेजम् भे वान्तन्तम् वाञ्जम् भे वाञ्जम् भेजम् भे वाम् वाञ्जम् भे दधामि दधामि जम्भे वाम् वाञ्जम् भे दधामि जम्भे दधामि दधामि जम्भे जम्भे धाम्योजस्विन्योजस्विनी दधामि जम्भे जम्भे दधाम्योजस्विनी धाम्योजस्विन्योजस्विनी दधामि दधाम्योजस्विनी नाम नामौजस्विनी दधामि दधाम्योजस्विनी नाम ओजस्विनी नाम नामौजस्विन्योजस्विनी नामास्यति नामोजस्विन्योजस्विनी नामासि नामास्यति नाम नामासि दक्षिणा दक्षिणासि नाम नामासि दक्षिणा अधिदक्षिणा दक्षिणास्यसि दक्षिणा दिग् दिग् दक्षिणास्यसि दक्षिणादिगे दक्षिणा दिग् दिग् दक्षिणा दिक्तस्यास्तस्यादिग्दिक्तस्यास्ते इन्द्र इन्द्रस्ते त इन्द्रोऽधिपतिरधिपतिरिन्द्रस्तेत इन्द्रोऽधिपतिः इन्द्रोऽधिपतिरधिपतिरिन्द्र इन्द्रोऽधिपतिः प्रदागुःप्रदागुरधिपतिरिन्द्र इन्द्रोऽधिपतिःप्रदागुःप्राची नाम नाम प्राची प्रदागुःप्रदागुःप्राची नाम प्राची नाम नाम प्राची प्राची नाम आस्यसि नाम प्राची प्राची नामासि नाम आस्यसि नाम नामासि प्रतीची प्रतीच्यसि नाम नामासि प्रतीची प्रतीची प्रतीच्यस्यति प्रतीची दिक् दिक् प्रतीच्यस्यति प्रतीची दिक् प्रतीची दिक् दिक् प्रतीची प्रतीची दिक् तस्यास्तस्यादिक् प्रतीची प्रतीची दिक् तस्याः तस्यास्तस्यादिक् दिक् तस्यास्ते ते तस्यादिक् दिक् तस्यास्ते स्यास्ते ते तस्यास्तस्यास्ते सोम सोमस्ते तस्यास्तस्यास्ते सोमः ते सोम सोमस्ते ते सोमोऽधिपतिरधिपतिः सोमस्ते ते सोमोऽधिपतिः सोमोऽधिपतिरधिपतिः सोम सोमोऽधिपतिः स्वज स्वजोऽधिपतिः सोम सोमोऽधिपतिः स्वजः अधिपतिः स्वज स्वजोऽधिपतिरधिपतिः स्वजोऽवस्थावावस्थावा स्वजोऽधिपतिरधिपतिः स्वजोऽवस्थावा अधिपतिरित्यधिपतिः स्वजोऽवस्थावावस्थावा स्वज स्वजोऽवस्थावा नाम नामावस्थावा स्वज स्वजोऽवस्थावा नाम स्वस्तिरि स्वजः अवस्थावा नाम नामावस्थावावस्थावा नामास्यति नामावस्थावावस्थावा नामासि अवस्थावेत्यवस्थावा नामास्यति नाम नामास्युदि च्युदि ईच्यति नाम नामास्युदि अस्युदि च्युदि ईच्यस्य स्युदि चेदिग् दिगुदि ईच्यस्य स्युदि चेदिग् चेदिग् दिगुदि च्युदि चेदिक् तस्यास्तस्यादिगुदि च्युदि चेदिक् तस्यास्तस्यादिग् दिक् तस्यास्ते ते तस्यादिग् दिक् तस्यास्ते तस्यास्ते ते तस्यास्तस्यास्ते वरुणो वरुणस्ते तस्यास्तस्यास्ते वरुणः ते वरुणो वरुणस्ते ते वरुणोऽधिपतिरधिपतिर्वरुणस्ते ते वरुणोऽधिपतिः वरुणोऽधिपतिरधिपतिर्वरुणो वरुणोऽधिपतिस्तिरश्च राजस्तिरश्च राजिरधिपतिर्वरुणो वरुणोऽधिपतिस्तिरश्च राजिः अधिपतिस्तिरश्च राजिस्तिरश्च राजिरधिपतिरधिपतिस्तिरश्च राजिरधिपत्न्यधिपत्नी तिरश्च राजिरधिपतिरधिपतिस्तिरश्च राजिरधिपत्नी तिरश्च राजिरधिपत्न्यधिपत्नी तिरश्च राजिस्तिरश्च राजिरधिपत्नी नाम नामाधिपत्नी तिरश्च राजिस्तिरश्च राजिरधिपत्नी नाम तिरश्च राजिरिति तिरश्च राजिरधिपत्नी नाम नामाधिपत्यधिपत्नी नामास्यसि नामाधिपत्न्यधिपत्नी नामासि अधिपत्नीत्यधिपत्नी नामास्यसि नाम नामासि बृहति बृहत्यसि नाम नामासि बृहति बृहत्यस्यति बृहति दिक् दिक् बृहत्यस्यति बृहति दिक् बृहति दिक् दिक् बृहति बृहति दिक् तस्यास्तस्यादिक् बृहति बृहति दिक् तस्याः तस्यास्तस्यादिक् दिक् तस्यास्ते ते तस्यादिक् दिक् तस्यास्ते स्यास्ते ते तस्यास्तस्यास्ते बृहस्पतिर्बृहस्पतिस्ते तस्यास्तस्यास्ते बृहस्पतिः बृहस्पतिर्बृहस्पतिस्ते ते बृहस्पतिरधिपतिरधिपतिर्बृहस्पतिस्ते ते बृहस्पतिरधिपतिः बृहस्पतिरधिपतिरधिपतिर्बृहस्पतिर्बृहस्पतिरधिपतिः श्वित्रोऽधिपतिर्बृहस्पतिर्बृहस्पतिरधिपतिः श्वित्रः श्वित्रोऽधिपतिरधिपतिश्वित्रो वशिनी वशिनी श्वित्रोऽधिपतिरधिपतिश्वित्रो वशिनी अधिपतिरित्यधिपतिः श्वित्रो वशिनी वशिनी श्वित्रश्वित्रो वशिनी नाम नाम वशिनी श्वित्रश्वित्रो वशिनी नाम वशिनी नाम नाम वशिनी वशिनी नामास्यसि नाम वशिनी वशिनी नामासि नामास्यसि नाम नामासि यमियमसि नाम नामासि यम् असियमियमस्य दिग् यमस्य दिग् दिग्तस्यास्ते ते तस्या दिग् दिग्तस्यास्ते यमो यमस्ते यमो यमस्ते ते यमोऽधिपतिरधिपतिर्यमस्ते ते यमोऽधिपतिः यमोऽधिपतिरधिपतिर्यमो कल्माशग्रीवः कल्माशग्रीवोऽधिपतिर्यमोऽधिपतिः कल्माशग्रीवो रक्षिता रक्षि कल्माशग्रीवोऽधिपतिरधिपतिः कल्माशग्रीवो रक्षिता कल्माशग्रीवो रक्षिता रक्षिता कल्माशग्रीवः कल्माशग्रीवो रक्षिता यो यो रक्षिता कल्माशग्रीवः कल्माशग्रीवो रक्षिता यः कल्माशग्रीव इति कल्माशग्रीवः रक्षिता यो यो रक्षिता रक्षिता यश्च तयो रक्षिता रक्षिता यश्च यश्चाधिपतिरधिपतिश्च यो योऽधिपतिश्च चाधिपतिर्यः गोप्ता गोप्ता च गोप्ता ताभ्यां ताभ्याहं गोप्ता च गोप्ता ताभ्या गोप्ता ताभ्यां ताभ्याहं गोप्ता गोप्ता ताभ्यां नमो नमस्ताभ्याहं गोप्ता गोप्ता ताभ्यां नमः ताभ्यां नमो नमस्ताभ्यां ताभ्यां नमस्तौ तौ नमस्ताभ्यां ताभ्यां नमस्तौ नमस्तौ तौ नमो नमस्तौ नो नस्तौ नमो नमस्तौ नः तौ नो नस्तौ तौ नो मृडयतां मृडयतां नस्तौ तौ नो मृडयतां मृडयतां मृडयतां नो नो मृडयतां ते ते मृडयतां नो नो मृडयतां ते मृडयतां ते ते मृडयतां मृडयतां ते यं यं ते मृडयतां मृडयतां ते यं यं विष्मात् विष्मा यं यन् विष्मो यो यो द्विष्मो यं यन् विष्मो यः विष्मायश्च तयो यश्च नो नश्च यो यश्च नः नोद्वेष्टि द्वेष्टि नो नो द्वेष्टि तं तं द्वेष्टि नो नो द्वेष्टि तं द्वेष्टिदं वां वान्तं तं वाञ्जं भेजं भे वान्तं तं वाञ्जं भे जम्भे दधामि दधामि जम्भे जम्भे दधाम्येता एता दधामि जम्भे जम्भे दधाम्येता वै वा एता एता वै देवता देवता वा एता एता वै देवता देवता अग्निमग्निम् देवता देवता अग्निञ्चितम् चितमग्निम् देवता देवता अग्निञ्चितम् चितगो रक्षन्ति रक्षन्ति चितम् चितगो रक्षन्ति ताभ्यस्ताभ्यो रक्षन्ति चितम् चितगो रक्षन्ति ताभ्यः रक्षन्ति रक्षन्ति राहुतेर्यत्ताभ्यस्ताभ्यो राहुतेर्नाहुतेर्न जुहुयात् जुहुयान्नाहुतेराहुतेर्न जुहुयात् जुहुयाज्जुहुयान्न जुहुयादध्वर्युमध्वर्युम् जुहुयान्न जुहुयादध्वर्युम् जुहुयाद्धर्युम् जुहुयाज्जुहुयादध्वर्युम् चाध्वर्युम् चाध्वर्युम् चाध्वर्युम् च यजमानो यजमानम् च यजमानम् च यजमानम् च ध्यायेयुश्च यजमानम् यजमानम् च ध्यायेयुः ध्यायेयुर्ध्याये ध्यायेयुर्यद्यध्यायेयुर्यदेता एतायध्यायेयुर्ध्यायेयुर्यदेताः एता आहुतिराहुतिरेता एता आहुतिर्जुहोति जुहोत्याहुतिरेता एता आहुतिर्जुहोति ैषवैषवो गह्वरो गह्वरो वस्थावानो नाम नामा अवस्थावानो नाम नामावस्थावानो नामस्थस्थ नामावस्थावानो नामस्थावानस्थ नाम नामस्थ देशान् देशागुस्थ नाम नामस्थ देशाम्बो वस्तेषां देशाम्ब उत्तरादुत्तरात् वस्तेषां देशाम्ब उत्तरात् उत्तरादुत्तरात् गृहा गृहा उत्तरादुत्तरात् गृह आप आपो गृह उत्तरादुत्तरात् गृह आप आपो गृह आपो वो व आपो गृह गृह आपो व इषव इषव इषवो वो वैषवः समुद्र समुद्र इषवो वो वैषवः समुद्रः समुद्रोऽधिपतयोऽधिपतयः समुद्रस्य निद्रोऽधिपतयो नाम नामाधिपतयः समुद्रस्य समुद्रोऽधिपतयो नाम अधिपतयो नाम नामाधिपतयोऽधिपतयो नामस्थस्थनामाधिपतयोऽधिपतयो नामस्थ अधिपतय इत्यधिपतयः उपर्युपरि वो व उपरि गृहा गृहा उपरि वो व उपरि गृहाः गृहा वर्षं वर्षं गृहा गृहा वर्षं वो वो वर्षं गृहा गृहा वर्षं वः वर्षं वो वर्षं वर्षं वो वो वर्षं वर्षं वैषव इषवो वो वर्षं वर्षं वैषवः वैषव इषवो वो वैषवो वस्वान् अवस्वान् क्रव्याः क्रव्या अवस्वान् अवस्वान् क्रव्या नाम नाम क्रव्या अवस्वान् अवस्वान् क्रव्या नाम क्रव्या नाम नाम क्रव्याः क्रव्या नामस्थस्थ नाम क्रव्याः क्रव्या नामस्थ नामस्थस्थ नाम नामस्थ पार्थिवाः पार्थिवास्थ नाम नामस्थ पार्थिवास्तेषां पार्थिवाः पार्थिवास्तेषाम् वोऽवस्ते पार्थिवाः पार्थिवास्तेषाम् वः इह वो व इह गृहाः गृहा गृहा इहेह गृहा अन्नमन्नम् गृहा इहेह गृहा अन्नम् गृहा अन्नमन्नम् गृहा गृहा अन्नम् वो वोऽन्नम् गृहा गृहा अन्नम् वः अन्नम् वो वोऽन्नमन्नम् इषव इषवो वो नमन्नम् इषव इषवो वो इषवो निमिषो निमिष इषवो वो इषवो निमिषः निमिषो निमिष इषव इषवो निमिषो वातनामम् वातनामन्निमिषो निमिषो वातनामम् तेभ्यस्तेभ्यो वातनामन्निमिषो निमिषो वातनामम् तेभ्यः वातनामन्देभ्यस्तेभ्यो वातनामम् वातनामन्देभ्यो वो वस्तेभ्यो वातनामम् वातनामन्देभ्यो वः वातनाममिति वातनामम्भ्यो वो वस्तेभ्यस्तेभ्यो वो नमो नमो वस्तेभ्यस्तेभ्यो वो नमः नमो नमो वो वो नमस्ते ते नमो वो वो नमस्ते नमस्ते ते नमो नमस्ते नो नस्ते नमो नमस्ते नः नो नस्ते ते नो मृडयत मृडयत नस्ते नो मृडयत मृडयत नो नो मृडयत ते ते मृडयत नो नो मृडयत ते ते ते मृडयत ते ते यं विष्मो विष्मो यं ते ते यं विष्मः विष्मो यो यो द्विष्मो द्विष्मो यश्च जयो द्विष्मो द्विष्मो यश्च जयो यश्च नो नश्च नः च नो नश्च च नो द्वेष्ट द्वेष्टि द्वेष्टिनश्च च नो द्वेष्टि द्वेष्टि द्वेष्टि द्वेष्टि तम् वो वस्तम् द्वेष्टि द्वेष्टि तम् वः वस्तन्तम् भोजम् भे वो भोजम् भे दधामि दधामि जम्भे वो भोजम् भे दधामि जम्भे दधामि दधामि जम्भे जम्भे दधामि हुतादो हुतादो दधामि जम्भे जम्भे दधामि हुतादा दधामि हुतादो हुतादो दधामि दधामि हुतादो वै वै हुतादो दधामि दधामि हुतादो वै हुतादो वै वै हुतादो हुतादो वा अन्ये अन्ये वै हुतादो हुतादो वा अन्ये हुताद इति हुता अधः अन्ये अन्ये वै वा अन्ये देवा देवा अन्ये वै वा अन्ये देवा अन्ये देवा देवा अन्ये अन्ये देवा अहुतादो हुतादो देवा अन्ये अन्ये देवा अहुतादः देवा अहुतादो हुतादो देवा देवा अहुतादो अन्ये अन्ये हुतादो देवा देवा अहुतादो अन्ये अहुतादो अन्ये अन्ये हुतादो हुतादो अन्येता गुस्तानन्ये हुतादो हुतादो अन्येतान इत्यहुतान्येता गुस्तानन्ये अन्येतानग्निचिदग्निचित्तानन्ये अन्येतानग्निचित् अग्निचिदेवैवाग्निचिदग्निचिदेवो भयानुभयानेवाग्निचिदग्निचिदेवो भयान् निचिदित्यग्निचिदेवो भयानुभयानेवैवो भयान् प्रीणाति प्रीणात्युभयानेवैवो भयान् प्रीणाति भयान् प्रीणाति प्रीणात्युभयानुभयान् प्रीणाति दध्ना दध्ना प्रीणात्युभयानुभयान् प्रीणाति दध्ना प्रीणाति दध्ना दध्ना प्रीणाति प्रीणाति दध्ना मधुमिश्रेण मधुमिश्रेण दध्ना प्रीणाति प्रीणाति दध्ना मधुमिश्रेण दध्ना मधुमिश्रेण मधुमिश्रेण दध्ना दध्ना मधुमिश्रेण एता एता मधुमिश्रेण दध्ना दध्ना मधुमिश्रेणैता मधुमिश्रेणैता एता मधुमिश्रेण मधुमिश्रेणैता आहुतिराहुतिरेता अनुमधु मधुमिश्रेणैता आहुतिश्रेणेति मधुमिश्रेणा आहुतिराहुतिरेता एता आहुतिर्जुहोतिजुहोत्याहुतिरेता एता आहुतिर्जुहोति आहुतिर्जुहोतिजुहोत्याहुतिराहुतिर्जुहोतिभागतेजेन भागतेजेन भागधेयेनैवैव भागधेयेन भागधेयेनैवैनानेनानेव भागधेयेन भागधेयेनैवैनान् भागधेयेनेति भागधेयेनैवैनानेनानैवैवैनान् प्रीणाति प्रीणात्येनैवैवैनान् प्रीणाति प्रीणाति प्रीणात्येनानेनान् प्रीणात्यथो अथो अप्रीणात्येनानेनान् प्रीणात्यथो प्रीणात्यथो अथो अप्रीणाति प्रीणात्यथो खलु खल्वथो अप्रीणाति प्रीणात्यथो खलु अथो खलु खल्वथो अथो खल्वावराहो खल्वथो अथो खल्वाहो अथो इत्यथो खल्वावराहो खलु खल्वाहुरिष्टका इष्टका आहो खलु खल्वाहुरिष्टका हरिष्टका इष्टका आहुराहुरिष्टका वै वा इष्टका आहुराहुरिष्टका वै इष्टका वै वा इष्टका इष्टका वै देवा देवा वा इष्टका इष्टका वै देवा वै देवा देवा वै वै देवा अहुतादो हुतादो देवा वै वै देवा अहुतादः देवा अहुतादो हुतादो देवा देवा अहुताद इतीत्यहुतादो देवा देवा अहुताद इति अहुताद इतीत्यहुतादो हुताद इत्यनुपरिक्राममनुपरिक्राममित्यहुतादो हुताद इत्यनुपरिक्रामम् अहुताद इत्यहुतादः इत्यनुपरिक्राममनुपरिक्राममिति इत्यनुपरिक्रामम् जुहोति जुहोत्यनुपरिक्राममिति इत्यनुपरिक्रामम् जुहोति ैवापरिवर्गमपरिवर्गञ्जुहोत्यपरिवर्गमेवैवापरिवर्गञ्जुहोत्यपरिवर्गमेवैनानेनानेवापरिवर्गमपरिवर्गमेवैनान् प्रीणाति प्रीणात्येनानेवैवैनान् प्रीणाति प्रीणाति प्रीणात्येनानेनान् प्रीणातीमिमम् प्रीणात्येनानेनान् प्रीणातीमम् प्रीणातीममिमम् प्रीणाति प्रीणातीमग्रस्त स्तनमोर्जस्वन्तं ज्यस्य पूर्णाम् पूर्णामाज्यस्येदित्याज्यस्य पूर्णागुसृजम् पूर्णाम् पूर्णागुसृजम् जुहोति जुहोति सृजम् पूर्णाम् पूर्णागुसृजम् जुहोति जुहोतिसृजग्सृजञ्जुहोत्येष जुहोति जुहोत्येष वै वा एष जुहोति जुहोत्येष वै एष वै वा एष अग्नेरग्नेर्वा एष वा अग्नेर्विमोको विमोको अग्नेर्वै वा अग्नेर्विमोकः अग्नेर्विमोको विमुच्य विमुच्य विमोको विमोको विमुच्यैव विमुच्य विमोको विमोको विमुच्यैव विमुच्यैव विमुच्य विमुच्यैवास्मास्मा एव विमुच्य विमुच्यैवास्मै एवास्मास्मा एवैवास्मा अन्नमन्नमस्मा एवैवास्मा अन्नमप्यप्यन्नमस्मा अन्नमप्यप्यन्नमन्नमपि दधाति दधात्यप्यन्नमन्नमपि दधाति चैवं वेद वेदैवं च चैवं वेद एवं वेद वेदैवमेवं वेदयो यो वेद एवमेवं वेदयः वेदयो यो वेद वेदयश्च चयो वेद वेदयश्च चनन च चन सुधाय गो सुधायन्न च चन सुधायम् सुधाय गो सुधायन्न सुधाय गो सुधाय गो हवै वै ह सुधाय गो सुधाय गो हवै सुधायमिति सोधायम् हवै वै हवै वाजी वाजी वै हवै वाजी वै वाजी वाजी वै वाजी सुहितः सुहितो वाजी वै वै वाजी सुहितः वाजी सुहितः सुहितो वाजी वाजी सुहितो दधाति दधाति सुहितो वाजी वाजी सुहितो दधाति सुहितः सुहितो दधाति दीति दधाति सुहितः सुहितो दधाति सुहित इति सुहितः दधाति दीति दधाति दधाति इत्यग्निरग्निरिति दधाति दधाति इत्यग्नि ीणाति तत्तत्प्रीणाति सः प्रीणाति तत्तत्प्रीणाति सः प्रीणाति सः प्रीणाति प्रीणाति स एनमेन को स प्रीणाति प्रीणाति स एनम् स एनमेन को स एनम् प्रीतः प्रीत एन को स एनम् प्रीतः एनम् प्रीतः प्रीत एनमेनम् प्रीतः प्रीणाति प्रीणाति प्रीत एनमेनम् प्रीतः प्रीणाति प्रीतः प्रीणाति प्रीणाति प्रीतः प्रीतः प्रीणाति वसीयानुवसीयान् प्रीणाति प्रीतः प्रीतः प्रीणादिवसीयान् प्रीणादिवसीयान् प्रीणादिवसीयान् भवति भवति वसीयान् प्रीणादि प्रीणादिवसीयान् भवति वसीयान् भवति भवति वसीयान् ्यानुवसीयान् भवति भवति इन्द्राय राज्ञे राज्ञ इन्द्रायेन्द्राय राज्ञे सूकरः सूकरो राज्ञ इन्द्रायेन्द्राय राज्ञे सूकरः राज्ञे सूकरः सूकरो राज्ञे राज्ञे सूकरो वरुणाय वरुणाय सूकरो राज्ञे राज्ञे सूकरो वरुणाय सूकरो वरुणाय वरुणाय सूकरः सूकरो वरुणाय राज्ञे राज्ञे वरुणाय सूकरः सूकरो वरुणाय राज्ञे वरुणाय राज्ञे राज्ञे वरुणाय वरुणाय राज्ञे कृष्ण कृष्ण राज्ञे वरुणाय वरुणाय राज्ञे कृष्णः राज्ञे कृष्णः कृष्णो राज्ञे राज्ञे कृष्ण यमाय यमाय कृष्णो राज्ञे राज्ञे कृष्ण यमाय कृष्ण यमाय यमाय कृष्ण कृष्ण यमाय राज्ञे राज्ञे यमाय कृष्ण कृष्ण यमाय राज्ञे यमाय राज्ञे राज्ञे यमाय यमाय राज्ञ अर्श्य अर्श्यो राज्ञे यमाय यमाय राज्ञ अर्श्यः राज्ञ अर्श्य अर्श्यो राज्ञे राज्ञ अर्श्य ऋषभाय ऋषभाय अर्श्यो राज्ञे राज्ञ अर्श्य ऋषभाय अर्श्य ऋषभाय ऋषभाय अर्श्य अर्श्य ऋषभाय राज्ञे राज्ञ ऋषभाय अर्श्य अर्श्य ऋषभाय राज्ञे ऋषभाय राज्ञे राज्ञ ऋषभाय ऋषभाय राज्ञे गवजो गवजो राज्ञ ऋषभाय ऋषभाय राज्ञे गवयः राज्ञे गवयो गवयो राज्ञे राज्ञे गवयश्चार्दूलाय शार्दूलाय गवयो राज्ञे राज्ञे गवयश्चार्दूलाय शार्दूलाय शार्दूलाय गवयो गवयश्चार्दूलाय राज्ञे राज्ञे शार्दूलाय गवयो गवयश्चार्दूलाय राज्ञे शार्दूलाय राज्ञे राज्ञे शार्दूलाय शार्दूलाय राज्ञे गौरो गौरो राज्ञे शार्दूलाय शार्दूलाय राज्ञे गौरः राज्ञे गौरो गौरो राज्ञे राज्ञे गौरः पुरुषराजाय पुरुषराजाय गौरो राज्ञे राज्ञे गौरः पुरुषराजाय गौरः पुरुषराजाय पुरुषराजाय गौरो गौरः पुरुषराजाय मर्कटो मर्कटः पुरुषराजाय गौरो गौरः पुरुषराजाय मर्कटः राजाय मर्कटो मर्कटः पुरुषराजाय पुरुषराजाय मर्कटः क्षिप्रश्येनस्य क्षिप्रश्येनस्य मर्कटः पुरुषराजाय पुरुषराजाय मर्कटः क्षिप्रश्येनस्य पुरुषराजायेति पुरुषा राजाय मर्कटः क्षिप्रश्येनस्य क्षिप्रश्येनस्य मर्कटो मर्कटः क्षिप्रश्येनस्य वर्तिका वर्तिका क्षिप्रश्येनस्य मर्कटो मर्कटः क्षिप्रश्येनस्य वर्तिका क्षिप्रश्येनस्य वर्तिका वर्तिका क्षिप्रश्येनस्य क्षिप्रश्येनस्य वर्तिका नीलङ्गोर्नीलङ्गोर्वर्तिका क्षिप्रश्येनस्य क्षिप्रश्येनस्य वर्तिका नीलङ्गोः क्षिप्रश्येनस्येति क्षिप्राश्येनस्य वर्तिका नीलङ्गोर्नीलङ्गोर्वर्तिका वर्तिका नीलङ्गोः कृमिः कृमिर्नीलङ्गोर्वर्तिका वर्तिका नीलङ्गोः कृमिः नीलङ्गोः कृमिः कृमिर्नीलङ्गोर्नीलङ्गोः कृमिः सोमस्य सोमस्य कृमिर्नीलङ्गोर्नीलङ्गोः कृमिः सोमस्य कृमिः सोमस्य सोमस्य कृमिः कृमिः सोमस्य राज्ञो राज्ञः सोमस्य कृमिः कृमिः सोमस्य राज्ञः सोमस्य राज्ञो राज्ञः सोमस्य सोमस्य राज्ञः कुलुङ्गः कुलुङ्गो राज्ञः सोमस्य सोमस्य राज्ञः कुलुङ्गः राज्ञः कुलुङ्गः कुलुङ्गो राज्ञो राज्ञः कुलुङ्गः सिन्धो सिन्धो कुलुङ्गो राज्ञो राज्ञः कुलुङ्गः सिन्धो सिन्धो सिन्धो कुलुङ्गः कुलुङ्गः सिन्धो शिगोषमार शिगोषमार सिन्धो कुलुङ्गः कुलुङ्गः सिन्धो शिगोषमारः सिन्धो शिगोषमारो हिमवतो शिगोषमार सिन्धो सिन्धो शिगोषमारो हिमवता शिगोषमारो हिमवतो हिमवत शिगोषमार शिगोषमारो हिमवतो हस्ति हस्ति हिमवत शिगोषमार शिगोषमारो हिमवतो हस्ति हिमवतो हस्ति हस्ति हिमवतो हिमवतो हस्ति हिमवत इति हिमावतः हस्तीति हस्ति मयुप्राजापत्य प्राजापत्य मजर्मजप्राजापत्य ओल ओल प्राजापत्य मजर्मजप्राजापत्य ओलः प्राजापत्य ओल ओल प्राजापत्य प्राजापत्य ओलो हरी क्ष्ण ओल प्राजापत्य प्राजापत्य ओलो हरी क्ष्ण प्राजापत्य इति प्राजापत्यः ष्ण हरी क्ष्ण ओल ओलो हरी क्ष्ण वृषदकुंश वृषदकुंशो हरी क्ष्ण ओल ओलो हरी क्ष्ण वृषदकुंशः हरी क्ष्ण वृषदकुंश वृषदकुंश हरी क्ष्ण हरी क्ष्ण वृषदकुंशस्ते देवृषदकुंशो हरी क्ष्ण हरी क्ष्ण वृषदकुंशस्ते वृषदकुंशस्ते देवृषदकुंशो वृषदकुंशस्ते धातुर्धातुस्ते वृषदकुंशो वृषदकुंशस्ते धातुः धातुस्ते ते धातुः सरस्वत्यै सरस्वत्यै धातुस्ते ते धातुः सरस्वत्यै धातुः सरस्वत्यै सरस्वत्यै धातुर्धातुः सरस्वत्यै शारिः शारिः सरस्वत्यै धातुर्धातुः सरस्वत्यै शारिः सरस्वत्यै शारिः शारिः सरस्वत्यै सरस्वत्यै शारिश्येता श्येता शारिः सरस्वत्यै सरस्वत्यै शारिश्येता शारिश्येता श्येता शारिः शारिश्येता पुरुषवाक् पुरुषवाक्ष्येता शारिश्येता पुरुषवाक् श्येता पुरुषवाक् पुरुषवाक्ष्येता श्येता पुरुषवाक् सरस्वते सरस्वते पुरुषवाक्ष्येता श्येता पुरुषवाक् सरस्वते पुरुषवाक् सरस्वते सरस्वते पुरुषवाक् पुरुषवाक् सरस्वते शुकः शुकः सरस्वते पुरुषवाक् पुरुषवाक् सरस्वते शुकः पुरुषवागिति पुरुष सरस्वते शुकः शुकः सरस्वते सरस्वते शुकः श्वेत श्वेत शुकः सरस्वते सरस्वते शुकः श्वेतः शुकः श्येत श्येत शुकः शुकः श्येतः पुरुषवाक् पुरुषवाक्ष्येत शुकः शुकः श्येतः पुरुषवाक् श्येतः पुरुषवाक् पुरुषवाक्ष्येत श्येतः पुरुषवागारण्यः अरण्यः पुरुषवाक्ष्येत श्येतः पुरुषवागारण्यः पुरुषवागारण्यः अरण्यः पुरुषवाक् पुरुषवागारण्यो योजारण्य पुरुषवाक् पुरुषवागारण्योजा पुरुषवागिति ण्य आरण्यो जो न कुलो न कुलो ज आरण्य आरण्यो जो न कुला जो न कुलो न कुलो जो जो न कुलस्य काशका न कुलो जो जो न कुलस्य का कुलस्य काशका न कुलो न कुलस्य काते देशका न कुलो न कुलस्य काते काते देश काशकाते पौष्णाः पौष्णास्तेश काशकाते पौष्णास्ते पौष्णाः पौष्णास्ते ते पौष्णवाचे वाचे पौष्णास्ते ते पौष्णवाचे पौष्णवाचे वाचे पौष्णाः पौष्णवाचे क्रौञ्चः क्रौञ्चो वाचे पौष्णाः पौष्णवाचे क्रौञ्चः वाचे क्रौञ्चः क्रौञ्चो वाचे वाचे क्रौञ्चः क्रौञ्च इति क्रौञ्चः वान्नत्रे नत्रे पामपान्नत्रे जशो जशो नत्रे पामपान्नत्रे जशः जशो जशो नत्रे नत्रे जशो नाक्रो नाक्रो जशो नत्रे नत्रे जशो नाक्रः जशो नाक्रो नाक्रो जशो जशो नाक्रो मकरो मकरो नाक्रो जशो जशो नाक्रो मकरः नाक्रो मकरो मकरो नाक्रो नाक्रो मकरः कुलीकयः कुलीकयो मकरो नाक्रो नाक्रो मकरः कुलीकयः मकरः कुलीकयः कुलीकयो मकरो मकरः कुलीकयस्ते ते कुलीकयो मकरो मकरः कुलीकयस्ते कुलीकयस्ते ते कुलीकयः कुलीकयस्ते कोभारस्य कोभारस्य ते कुलीकयः कुलीकयस्ते कोभारस्य कोभारस्य कोभारस्य ते ते कोभारस्य वाचे वाचे कोभारस्य ते ते कोभारस्य वाचे कोभारस्य वाचे वाचे कोभारस्य कोभारस्य वाचे पैङ्गराजः पैङ्गराजो वाचे कोभारस्य कोभारस्य वाचे पैङ्गराजः वाचे पैङ्गराजः पैङ्गराजो वाचे वाचे पैङ्गराजो भगाज भगाय पैङ्गराजो वाचे वाचे पैङ्गराजो भगाय पैङ्गराजो भगाय भगाय पैङ्गराजः पैङ्गराजो भगाय कुशीतकः कुशीतको भगाय पैङ्गराजः पैङ्गराजो भगाय कुशीतकः पैङ्गराज इति पैङ्गराजः भगाय कुशीतकः कुशीतको भगाय भगाय कुशीतक आत्यादि कुशीतको भगाय भगाय कुशीत कुशेतक आदि कुशेतक आद्याति कुशेतक कुशेतक आदि वाहसो वाहस आदि कुशेतक कुशेतक आदि वाहस आदि वाहसो वाहस आद्यादि वाहसो दर्विदा दर्विदा वाहस आद्यादि वाहसो दर्विदा हसो दर्विदा दर्विदा वाहसो वाहसो दर्विदा ते ते दर्विदा वाहसो वाहसो दर्विदा ते दर्विदा ते ते दर्विदा दर्विदा ते वायव्या वायव्यास्ते दर्विदा दर्विदा ते वायव्या वायव्यास्ते ते वायव्या दिग्भ्यो दिग्भ्यो वायव्यास्ते ते वायव्या दिग्भ्यः वायव्या दिग्भ्यो दिग्भ्यो वायव्या वायव्या दिग्भ्यश्चक्रवाकश्चक्रवाको दिग्भ्यो वायव्यादिभ्यश्चक्रवाकः दिग्भ्यश्चक्रवाकश्चक्रवाको दिग्भ्यो दिग्भ्यश्चक्रवाकः दिग्भ्य इति दिग्भ्यः चक्रवाक इति चक्रवाकः जगरो जगरो बगाय बलाया जगर आखुराखुर जगरो बलाय बलाया जगर आखुः जगर आखुराखुर जगरो जगर आखुसृजयासृजयाखुर जगरो जगर आखुसृजया आखुसृजयासृजयाखुराखुसृजया शयण्डक शयण्डकसृजयाखुराखुसृजया शयण्डकः सृजया शयण्डक शयण्डकसृजया सृजया शयण्डकस्ते ते शयण्डकसृजया सृजया शयण्डकस्ते शयण्डकस्ते ते शयण्डक शयण्डकस्ते मैत्रा मैत्रास्ते शयण्डक शयण्डकस्ते मैत्राः मैत्रा मैत्रास्ते ते मैत्रा मृत्यवे मृत्यवे मैत्रास्ते ते मैत्रा मृत्यवे मैत्रा मृत्यवे मृत्यवे मैत्रा मैत्रा मृत्यवे सितो सितो मृत्यवे मैत्रा मैत्रा मृत्यवे सिता मृत्यवे सितो सितो मृत्यवे मृत्यवे सितो मन्यवे मन्यवे सितो मृत्यवे मृत्यवे सितो मन्यवे सितो मन्यवे मन्यवे सितो सितो मन्यवे स्वज स्वजो मन्यवे सितो सितो मन्यवे स्वजः मन्यवे स्वज स्वजो मन्यवे मन्यवे स्वज कुम्भेन सह कुम्भेन सह स्वजो मन्यवे मन्यवे स्वज कुम्भेन सह कुम्भेन सह कुम्भेन सह स्वज स्वज कुम्भेन सह पुष्कर साधः पुष्कर साधः कुम्भेन सह स्वज स्वज कुम्भेन सह पुष्कर साधः स्वज एते स्वजः कुम्भेन सह पुष्कर साधः पुष्कर साधः कुम्भेन सह कुम्भेन सह पुष्कर साधो लोहिताहिर्लोहिताः पुष्कर साधः कुम्भेन सह कुम्भेन सह पुष्कर साधो लोहिताः कुम्भेन सह इति कुम्भेन सह साधो लोहिताहिर्लोहिताः पुष्कर साधः पुष्कर साधो लोहिताहिस्ते ते लोहिताः पुष्कर साधः पुष्कर साधो लोहिताहिस्ते पुष्कर साध इति पुष्कर साधः लोहिताहिस्ते ते लोहिताहिर्लोहिताहिस्ते त्वाष्ट्रास्त्वाष्ट्रास्ते लोहिताहिर्लोहिताहिस्ते त्वाष्ट्राः लोहिताहिरिति लोहिताहिः त्वाष्ट्रास्त्वाष्ट्रास्ते ते त्वाष्ट्राः प्रतिश्रुत्कायै प्रतिश्रुत्कायै त्वाष्ट्रास्ते ते त्वाष्ट्राः प्रतिश्रुत्कायै त्वाष्ट्राः प्रतिश्रुत्कायै प्रतिश्रुत्कायै त्वाष्ट्रास्त्वाष्ट्राः प्रतिश्रुत्कायै वाहसो वाहसः प्रतिश्रुत्कायै त्वाष्ट्रास्त्वाष्ट्राः प्रतिश्रुत्कायै वाहसः प्रतिश्रुत्कायै वाहसो वाहसः प्रतिश्रुत्कायै प्रतिश्रुत्कायै वाहसः प्रतिश्रुत्काया इति प्रतिश्रुत्कायै वाहस इति वाहसः पुरुषमृगश्चन्द्रमसे चन्द्रमसे पुरुषमृगः पुरुषमृगश्चन्द्रमसे गोधा गोधा चन्द्रमसे पुरुषमृगः पुरुषमृगश्चन्द्रमसे गोधा इति पुरुष मृगः चन्द्रमसे गोधा गोधा चन्द्रमसे चन्द्रमसे गोधा कालका कालका गोधा चन्द्रमसे चन्द्रमसे गोधा कालका गोधा कालका कालका गोधा गोधा कालका दार्वा घाटो दार्वा घाटः कालका गोधा गोधा कालका दार्वा घाटः कालका दार्वा घाटो दार्वा घाटः कालका कालका दार्वा घाटस्ते ते दार्वा घाटः कालका कालका दार्वा घाटस्ते दार्वा घाटस्ते ते दार्वा घाटो दार्वा घाटस्ते वनस्पतीनां वनस्पतीनां ते दार्वा घाटो दार्वा घाटस्ते वनस्पतीनां दार्वा घाट इति दारो आ घातः वनस्पतीनाम् वनस्पतीनाम् ते ते वनस्पतीनामेण्येणि वनस्पतीनाम् ते ते वनस्पतीनामेणि वनस्पतीनामेण्येणि वनस्पतीनाम् वनस्पतीनामेण्यन्हेन्नेणि वनस्पतीनाम् वनस्पतीनामेण्यन्हेण्येण्येण्येण्यन्हे कृष्णः कृष्णोऽन्ह एण्येण्यन्हे कृष्णः अह्ने कृष्णः कृष्णोऽन्हेऽन्हे कृष्णो रात्र्यै रात्र्यै कृष्णोऽन्हेऽन्हे कृष्णो रात्र्यै कृष्णो रात्र्यै रात्र्यै कृष्णः कृष्णो रात्र्यै पिकः पिको रात्र्यै कृष्णः कृष्णो रात्र्यै पिकः रात्र्यै पिकः पिको रात्र्यै रात्र्यै पिकः क्ष्विङ्काक्ष्विङ्का पिको रात्र्यै रात्र्यै पिकः क्ष्विङ्काक्ष्विङ्काक्ष्विङ्का पिकः पिकः क्ष्विङ्का नीलशीर्ष्णि नीलशीर्ष्णि क्ष्विङ्का पिकः पिकः क्ष्विङ्का नीलशीर्ष्णि श्रृङ्का नीलशीर्ष्णि नीलशीर्ष्णि क्ष्विङ्काक्ष्विङ्का नीलशीर्ष्णि ते ते नीलशीर्ष्णि क्ष्विङ्काक्ष्विङ्का नीलशीर्ष्णि ते नीलशीर्ष्णि ते ते नीलशीर्ष्णि नीलशीर्ष्णि ते एर्यम्ने एर्यम्ने ते नीलशीर्ष्णि नीलशीर्ष्णि ते एर्यम्ने नीलशीर्ष्णे ते नीला शीर्ष्णि ते एर्यम्ने एर्यम्ने ते ते एर्यम्ने धातुर्धातुरर्यम्ने ते ते एर्यम्ने धातुः यम्ने धातुर्धातुरर्यम्ने एर्यम्ने धातुः कत्कटः कत्कटो धातुरर्यम्ने एर्यम्ने धातुः कत्कटः धातुः कत्कटः कत्कटो धातुर्धातुः कत्कटः कट इति कत्कटः बलाका सौरी सौरी बलाकर्ष्यर्ष्यो बलाका सौरी सौरी बलाकर्ष्यः बलाकर्ष्यर्ष्यो बलाका बलाकर्ष्यो मयूरो मयूरहर्ष्यो बलाका बलाकर्ष्यो मयूरः हर्ष्यो मयूरो मयूरहर्ष्यर्ष्यो मयूरश्येन श्येनो मयूरहर्ष्यर्ष्यो मयूरश्येनः मयूरश्येन श्येनो मयूरो मयूरश्येनस्ते ते श्येनो मयूरो मयूरश्येनस्ते श्येनस्ते ते श्येन श्येनस्ते गन्धर्वाणाम् गन्धर्वाणान्ते श्येन श्येनस्ते गन्धर्वाणाः गन्धर्वाणाम् गन्धर्वाणान्ते ते गन्धर्वाणाम् वसूनाम् वसूनाम् गन्धर्वाणान्ते ते गन्धर्वाणाम् वसूनाम् गन्धर्वाणाम् वसूनाम् वसूनाम् गन्धर्वाणाम् गन्धर्वाणाम् वसूनाम् कपिञ्जलम् कपिञ्जलो वसूनाम् गन्धर्वाणाम् गन्धर्वाणाम् वसूनाम् कपिञ्जलः वसूनाम् कपिञ्जलः कपिञ्जलो वसूनाम् वसूनाम् कपिञ्जलो रुद्राणागो रुद्राणाम् कपिञ्जलो वसूनाम् वसूनाम् कपिञ्जलो रुद्राणाम् कपिञ्जलो रुद्राणागो रुद्राणाम् कपिञ्जलः कपिञ्जलो रुद्राणाम् तित्तिरिस्तित्तिरी रुद्राणाम् कपिञ्जलः कपिञ्जलो रुद्राणाम् तित्तिरी रुद्राणाम् तित्तिरिस्तित्तिरी रुद्राणागो रुद्राणाम् तित्तिरी रोहित रोहितित्तिरी रुद्राणागो रुद्राणाम् तित्तिरी रोहित्रि रोहित्रोहितित्तिरिस्तित्तिरि रोहित् कुण्डुनाची कुण्डुनाची रोहितित्तिरिस्तित्तिरि रोहित् कुण्डुनाची रोहित् कुण्डुनाची कुण्डुनाची रोहित् रोहित् कुण्डुनाची गोलत्तिका गोलत्तिका कुण्डुनाची रोहित् रोहित् कुण्डुनाची गोलत्तिकाची गोलत्तिका गोलत्तिका कुण्डुनाची कुण्डुनाची गोलत्तिघातास्ता गोलत्तिका कुण्डुनाची कुण्डुनाची गोलत्तिघाताः गोलत्तिघातास्ता गोलत्तिका गोलत्तिघाता अप्सरसामप्सरसान्ता गोलत्तिका गोलत्तिघाता अप्सरसा अप्सरसामप्सरसान्तास्ता अप्सरसामरण्यायारण्यायाप्सरसान्तास्ता अप्सरसामरण्यायाः सरसामरण्यायारण्यायाप्सरसामप्सरसामरण्याय श्रुमल श्रुमरोरण्यायाप्सरसामप्सरसामरण्याय श्रुमरः अरण्याय श्रुमरस्व मरोरण्यायारण्याय श्रुमरः इति श्रुमरः ऋतो वैश्वदेवो वैश्वदेवः पृषदः पृषदो वैश्वदेवः पित्वः पित्वो वैश्वदेवः पृषदः पृषदो वैश्वदेवः पित्वादेवः पित्वः पित्वो वैश्वदेवो वैश्वदेवः पित्वान्यङ्कोऽन्यङ्कः पित्वो वैश्वदेवो वैश्वदेवः पित्वान्यङ्कुः वैश्वदेव इति वैश्वा देवः पित्वान्यङ्कोऽन्यङ्कः पित्वः पित्वान्यङ्कः कशः कशोऽन्यङ्कः पित्वः कृकवाकुः कृकवाकुः सावित्रः सावित्र इति सावित्रः रौद्रो रौद्रोरुरुरु रौद्रः कृकलासः कृकलासो रौद्रोरुरुरु रौद्रः कृकलासः रौद्रः कृकलासः कृकलासो रौद्रो रौद्रः कृकलासः शकुनिः शकुनिः कृकलासो रौद्रो रौद्रः कृकलासः शकुनिः कृकलासः शकुनिः शकुनिः कृकलासः कृकलासः शकुनिः पिप्पका पिप्पका शकुनिः कृकलासः कृकलासः शकुनिः पिप्पका शकुनिः पिप्पका पिप्पका शकुनिः शकुनिः पिप्पका ते ते पिप्पका शकुनिः शकुनिः पिप्पका ते पिप्पका ते ते पिप्पका पिप्पका ते शरव्यायि शरव्यायि ते पिप्पका पिप्पका ते शरव्यायि शरव्यायै शरव्यायै ते ते शरव्यायै हरिणो हरिणः शरव्यायै ते ते शरव्यायै हरिणः शरव्यायि हरिणो हरिणः शरव्यायि शरव्यायि हरिणो मारुतो मारुतो हरिणः शरव्यायि शरव्यायि हरिणो मारुतः हरिणो मारुतो मारुतो हरिणो हरिणो मारुतो ब्रह्मणे ब्रह्मणे मारुतो हरिणो हरिणो मारुतो ब्रह्मणे मारुतो ब्रह्मणे ब्रह्मणे मारुतो मारुतो ब्रह्मणे शार्ग शार्गो ब्रह्मणे मारुतो मारुतो ब्रह्मणे शार्गः ब्रह्मणे शार्ग शार्गो ब्रह्मणे ब्रह्मणे शार्गस्तरक्षस्तरक्षशार्गो ब्रह्मणे ब्रह्मणे शार्गस्तरक्षः शार्गस्तरक्षस्तरक्षशार्गशार्गस्तरक्षः कृष्णः कृष्णस्तरक्षशार्गशार्गस्तरक्षः कृष्णः स्तरक्षः कृष्णः कृष्णस्तरक्षस्तरक्षः कृष्णश्वा श्वा कृष्णस्तरक्षस्तरक्षः कृष्णश्वा कृष्णश्वा श्वा कृष्णः कृष्णश्वा चतुरक्षश्चतुरक्षश्वा कृष्णः कृष्णश्वा चतुरक्षः चतुरक्षश्चतुरक्षश्वा श्वा चतुरक्षो गर्दभो गर्दभश्चतुरक्षश्वा श्वा चतुरक्षो गर्दभ चतुरक्षो गर्दभो गर्दभश्चतुरक्षश्चतुरक्षो गर्दभस्ते ते गर्दभश्चतुरक्षश्चतुरक्षो गर्दभस्ते रक्ष इति चतुः रक्षः गर्दभस्ते ते गर्दभो गर्दभस्त इतरजनानामितरजनानां ते गर्दभो गर्दभस्त इतरजनाना इतरजनानामितरजनानां ते त इतरजनानामग्नजेग्नज इतरजनानां ते त इतरजनानामग्नजे इतरजनानामग्नयेग्नय इतरजनानामितरजनानामग्नये धूङ्क्ष्णाग्नय इतरजनानामितरजनानामग्नये धूङ्क्ष्णा इतरजनानामितेतरजनानाग्नये धूङ्क्ष्णाग्नयेग्नये धूङ्क्ष्णा धूङ्क्ष्णेति धूङ्क्ष्णा अरज आ अन्तरिक्ष आ अन्तरिक्षो लजो लज आ अन्तरिक्ष उद्र उद्र आ अन्तरिक्षो लजो लज आ अन्तरिक्ष उद्रः अन्तरिक्ष उद्र उद्र अन्तरिक्ष आ अन्तरिक्ष उद्र मद्गुर्मद्गुरुद्र अन्तरिक्ष आ अन्तरिक्ष उद्र मद्गुः उद्रो मद्गुर्मद्गुरुद्र उद्र मद्गुः प्लवः प्लवो मद्गुरुद्र उद्रो मद्गुः प्लवः मद्गुः प्लव प्लवो मद्गुर्मद्गुः प्लवस्ते ते प्लवो मद्गुर्मद्गुः प्लवस्ते प्लवस्ते ते प्लव प्लवस्ते पामपान्ते प्लवः प्लवस्ते पामपान्ते ते पामदित्या अदित्या अपां ते ते पामदित्यै अपामदित्या अदित्या अपामपामदित्यै हगुंससाचिरहगुंससाचिरदित्या अपामपामदित्यै हगुंससाचिः अदित्यै हगुंससाचिरहगुंससाचिरदित्या अदित्यै हगुंससाचिरिन्द्राण्या इन्द्राण्यै हगुंससाचिरदित्या अदित्यै हगुंससाचिरिन्द्राण्यै हगुंससाचिरिन्द्राण्या इन्द्राण्यै हगुंससाचिरहगुंससाचिरिन्द्रा कीरुषा कीरुषे ऐन्द्राण्यै हगुंससाचिरहगुंससाचिरिन्द्रा कीरुषा ससाचिरिति हगुंसाचिः इन्द्राण्यै कीरुषा कीरुषे ऐन्द्राण्या इन्द्राण्यै कीरुषा गृध्रो गृध्रः कीरुषे ऐन्द्राण्या इन्द्राण्यै कीरुषा गृध्रः कीरुषा गृध्रो गृध्रः कीरुषा कीरुषा गृध्रस्यति गक्षेति गक्षे गृध्रः कीरुषा कीरुषा गृध्रस्यति गक्षे गृध्रस्यति गक्षेषिति गक्षे गृध्रो गृध्रस्यति गक्षे वा आर्द्राणसो वा आर्द्राणसस्यति गक्षे गृध्रो गृध्रस्यति गक्षे वा आर्द्राणसः गक्षे वा आर्द्राणसो वा आर्द्राणसस्यति गक्षेषिति गक्षे वा आर्द्राणसस्ते देवा आर्द्राणसस्यति गक्षेषिति गक्षे वा आर्ध्राणसस्ते श्रीदक्षीति श्री दक्षी आर्ध्राणसस्ते देवा आर्ध्राणसो वा आर्ध्राणसस्ते दिव्या दिव्या देवा आर्ध्राणसो वा आर्ध्राणसस्ते दिव्या दिव्या दिव्यास्ते ते दिव्याद्या वा पृथिव्याद्या वा पृथिव्या दिव्यास्ते ते दिव्याद्या वा पृथिव्या दिव्याद्या वा पृथिव्या आद्या वा पृथिव्या दिव्या दिव्याद्या वा पृथिव्या अश्वामित्स्वामिद्या वा पृथिव्या दिव्या दिव्याद्या वा पृथिव्या अश्वामित् द्या वा पृथिव्या अश्वामित्स्वामिद्या वा पृथिव्या अद्या वा पृथिव्या अश्वामित् द्या वा पृथिव्येदिद्या वा पृथिव्या स्वामिदिति स्वामित् वर्णः पा आद्यन्यः पा आद्यन्यस्व वर्णस्व वर्णः पा आद्यन्यो अघोषो अघोषः पा जन्यस्व वर्णस्व वर्णः पा आद्यन्यो अघोषः स्वर्णयिषो वर्णः आद्यन्यो अघोषो अघोषः पा आद्यन्यः पा आद्यन्यो अघोषो वृको वृको अघोषः पा आद्यन्यः पा आद्यन्यो अघोषो वृकः अघुंसो वृको वृको हगुंसो हगुंसो वृको वृषद गुंसो वृषद गुंसो वृको हगुंसो वृको वृषद गुंसः वृषद गुंसो वृषद गुंसो वृको वृको वृषद गुंसस्ते ते वृषद गुंसो वृको वृको वृषद गुंसस्ते वृषद गुंसस्ते ते वृषद गुंसो वृषद गुंसस्त ऐन्द्र ऐन्द्रास्ते वृषद गुंसो वृषद शस्त ऐन्द्राः ऐन्द्र ऐन्द्रास्ते द ऐन्द्र अपामपामैन्द्रास्ते द ऐन्द्र अपा ऐन्द्र अपामपामैन्द्र ऐन्द्र अपामुद्र उद्रोपामैन्द्र ऐन्द्र अपामुद्रः अपामुद्र उद्रोपामपामुद्रो ओर्यम्णे एर्यम्ण उद्रोपामपामुद्रो ओर्यम्णे उद्रो ओर्यम्णे एर्यम्ण उद्र उद्रो ओर्यम्णे लोपाशो लोपाशो ओर्यम्ण उद्र उद्रो ओर्यम्ने लोपाशः यम्ने लोपाशो लोपाशो ओर्यम्ने एर्यम्ने लोपाशस्य गोहस्य गोहो लोपाशो यम्ने एर्यम्ने लोपाशस्य गोहः लोपाशस्य गोहस्य गोहो लोपाशो लोपाशस्य गोहो न कुलो न कुलस्य गोहो लोपाशो लोपाशस्य गोहो न कुलः गोहो न कुलो न कुलस्य गोहस्य गोहो न कुलो व्याघ्रो व्याघ्रो न कुलस्य गोहस्य गोहो व्याघ्रः कुलो व्याघ्र व्याघ्र न कुलो न कुलो व्याघ्रस्ते ते व्याघ्र न कुलो न कुलो व्याघ्रस्ते व्याघ्रस्ते ते व्याघ्र व्याघ्रस्ते महेन्द्राज महेन्द्राज ते व्याघ्र व्याघ्रस्ते महेन्द्राज ते महेन्द्राय महेन्द्राय ते महेन्द्राय कामाय कामाय महेन्द्राय ते महेन्द्राय कामाय महेन्द्राज कामाय कामाय महेन्द्राज महेन्द्राय कामाय परस्वान् परस्वान् कामाय महेन्द्राय महेन्द्राय कामाय परस्वान् महेन्द्रायेति महा इन्द्राय कामाय परस्वान् परस्वान् कामाय कामाय परस्वानस्वामिति परस्वान् आग्नेय कृष्णग्रीव कृष्णग्रीव आग्नेय आग्नेय कृष्णग्रीव सारस्वती सारस्वती कृष्णग्रीव आग्नेय आग्नेय कृष्णग्रीव सारस्वती कृष्णग्रीवः सारस्वती सारस्वती कृष्णग्रीवः कृष्णग्रीवः सारस्वती मेषी मेषी सारस्वती कृष्णग्रीवः कृष्णग्रीवः सारस्वती मेषी कृष्णग्रीव इति कृष्ण ग्रीवः सारस्वती मेषी मेषी सारस्वती सारस्वती मेषी बभ्रुर्बभ्रुर्मेषी सारस्वती सारस्वती मेषी बभ्रुः मेषी बभ्रुर्बभ्रुर्मेषी मेषी बभ्रुः सौम्य सौम्य बभ्रुर्मेषी बभ्रुः सौम्यः पौष्णः पौष्णः सौम्य बभ्रुः सौम्यः पौष्णः सौम्यः पौष्णः पौष्णः सौम्य सौम्यः पौष्णः श्याम श्यामः पौष्णः सौम्य सौम्यः पौष्णः श्यामः पौष्णः श्याम श्यामः पौष्णः पौष्णः श्यामश्चिति पृष्ठश्चिति पृष्ठः श्यामः पौष्णः पौष्णः श्यामश्चिति पृष्ठः श्यामश्चिति पृष्ठस्य पृष्ठश्याम श्यामश्यति पृष्ठो बारहस्पत्यो बारहस्पत्यस्यति पृष्ठश्यामश्यामश्यति पृष्ठो बारहस्पत्यः पृष्ठो बारहस्पत्यो बारहस्पत्यः धात्रे पुरुषोधरः पृषोदर पृषोदरो धात्रे धात्रे पृषोदरः सौर्य सौर्य पृषोदरो धात्रे धात्रे पृषोदरः सौर्यः सौर्य सौर्यः पृषोदरः पृषोदरः सौर्यो बलक्ष बलक्ष सौर्यः पृषोदरः पृषोदरः सौर्यो बलक्षः सौदर इति पृषा उदरः सौर्यो बलक्ष बलक्ष सौर्य सौर्यो बलक्ष पेत्वपेत्वो बलक्ष सौर्य सौर्यो बलक्ष पेत्वः बलक्ष पेत्वपेत्वो बलक्षो बलक्ष पेत्वः पेत्व इति पेत्वः अग्नजेने कवते ने कवते ग्नजेग्नजेने कवते रोहिताञ्जी रोहिताञ्जिरने कवते ग्नजेग्नजेने कवते रोहिताञ्जिः कवते रोहिताञ्जी रोहिताञ्जिरने कवते ने कवते रोहिताञ्जिरनड्वान् नड्वान् रोहिताञ्जिरने कवते ने कवते रोहिताञ्जिरनड्वान् अनेकवत इत्यनेकवते रोहिताञ्जिरनड्वान् नड्वान् रोहिताञ्जी रोहिताञ्जिरनड्वान् अधो रामा मधो रामा नड्वान् रोहिताञ्जी रोहिताञ्जिरनड्वान् अधो रामो रोहिताञ्जिरिति रोहिता अञ्जिः नधो रामावधो रामावरड्वान् नड्वानधो रामो सावित्रौ सावित्रावधो रामावरड्वान् नड्वानधो रामो सावित्रौ अधो रामो सावित्रौ सावित्रावधो रामावधो रामो सावित्रौ पौष्णौ पौष्णौ सावित्रावधो रामावधो रामो सावित्रौ पौष्णौ अधो रामावित्यथा रामो सावित्रौ पौष्णौ पौष्णौ सावित्रौ सावित्रौ पौष्णौ रजतनाभि रजतनाभि सावित्रौ सावित्रौ पौष्णौ रजतनाभि पौष्णौ रजतनाभि रजतनाभि पौष्णौ पौष्णौ रजतनाभि वैश्वदेवौ वैश्वदेवौ रजतनाभि पौष्णौ पौष्णौ रजतनाभि वैश्वदेवौ रजतनाभि वैश्वदेवौ वैश्वदेवौ रजतनाभि रजतनाभि वैश्वदेवौ पिशङ्गौ पिशङ्गौ वैश्वदेवौ रजतनाभि रजतनाभि वैश्वदेवौ पिशङ्गौ रजतनाभि वैश्वदेवौ पिशङ्गौ पिशङ्गौ वैश्वदेवौ वै ईश्वदेवौ पिशङ्गौ तु परौ तु परौ पिशङ्गौ वैश्वदेवौ वै ईश्वदेवौ पिशङ्गौ तु परौ वैश्वदेवाविधि वैश्वदेवौ पिशङ्गौ तु परौ तु परौ पिशङ्गौ पिशङ्गौ तु परौ मारुतो मारुतस्तु परौ पिशङ्गौ पिशङ्गौ तु परौ मारुतः परौ मारुतो मारुतस्तु परौ तु परौ मारुतः कल्माषः कल्माषो मारुतस्तु परौ तु परौ मारुतः कल्माषः मारुतः कल्माषः कल्माषो मारुतो मारुतः कल्माष आग्नेयः आग्नेयः कल्माषो मारुतो मारुतः कल्माष आग्नेयः कल्माष आग्नेयः आग्नेयः कल्माष कल्माष आग्नेयः कृष्णः कृष्ण आग्नेयः कल्माष कल्माष आग्नेयः कृष्णः आग्नेयः कृष्णः कृष्णः आग्नेयः आग्नेयः कृष्णो ओदोद कृष्ण आग्नेयः आग्नेयः कृष्णोजः कृष्णोजः सारस्वती सारस्वत्यजः कृष्णः कृष्णोजः सारस्वती अजः सारस्वती सारस्वत्या अजोजः सारस्वती मेषी मेषी सारस्वत्या अजोजः सारस्वती मेषी सारस्वती मेषी मेषी सारस्वती सारस्वती मेषी वारुणो वारुणो मेषी सारस्वती सारस्वती मेषी वारुणः मेषी वारुणो वारुणो मेषी मेषी वारुणः कृष्णः कृष्णो वारुणो मेषी मेषी वारुणः कृष्णः वारुणः कृष्णः कृष्णो वारुणो वारुणः कृष्ण एकशिति वाद एकशिति वा कृष्णो वारुणो वारुणः कृष्ण एकशिति वाद कृष्ण एकशिति वाद एकशिति वात् कृष्ण कृष्ण एकशिति वात् पेत्वः पेत्व एकशिति वात् कृष्ण कृष्ण एकशिति वात् पेत्वः एकशिति वात् पेत्वः पेत्व एकशिति वाद एकशिति वात् पेत्वः एकशिति वादित्येकशिति वाद इति पञ्चमकाण्डे पञ्चमप्रश्नस्य घनपाठः समाप्तः।